प्राचीमन्मनुप्राचीम् प्राचीमनुप्रदिशम् प्रदिशमनुप्राचीम् प्राचीमनुप्रदिशम् प्रदिशम् प्रदिशमन्वन प्रदिशम् प्रदिशम् प्रदिशम् प्रेहि प्रेहि प्रप्रेहि विद्वान् विद्वान् हि प्रप्रेहि विद्वान् विद्वान् विद्वान् हि विद्वानितीति विद्वान् हि विद्वानिति विद्वानितीति विद्वान् विद्वानित्याह हेति विद्वान् विद्वानित्याह हेदीत्याह देवलोकम् देवलोकमाहेदीत्याह देवलोकम् आह देवलोकम् देवलोकमाह देवलोकमेवैव देवलोकमाह देवलोकमेव देवलोकमेवैव देवलोकम् देवलोकमेवैतयैतयैव देवलोकम् देवलोकमेवैतया देवलोकमिति देव लोकम् एवैतयैतयैवैतयो वा वर्तत उवा वर्तत एतयैवैतयो वा वर्तते एतयोपावर्तत उपावर्तत एतयैतयोपावर्तते क्रमध्वम् क्रमध्वमुपावर्तत एतयैतयोपावर्तते क्रमध्वम् उपावर्तते क्रमध्वम् क्रमध्वमुपावर्तत उपावर्तते क्रमध्वमग्निनाग्निना क्रमध्वमुपावर्तत उपावर्तते क्रमध्वमग्निना उपावर्तत इत्युपा आवर्तते क्रमग्निनाग्निना क्रमध्वम् क्रमध्वमग्निनाकन्नाकमग्निना क्रमध्वम् क्रमध्वमग्निनाकमग्निनाग्निनाकमिति दिनाकमग्निनाग्निनाकमिति लोकान् क्रमते क्रमते लोकानेतयैतया लोकान् क्रमते लोकान् क्रमते क्रमते लोकान् लोकान् क्रमते पृथिव्याः पृथिव्याः क्रमते लोकान् लोकान् क्रमते पृथिव्याः क्रमते पृथिव्याः पृथिव्याः क्रमते क्रमते पृथिव्या अहमहम् पृथिव्याः क्रमते क्रमते पृथिव्या अहम् पृथिव्या अहमहम् पृथिव्या पृथिव्या अहमुदहम् पृथिव्या पृथिव्या अहमुत् अहमुदहमहमुदन्तरिक्षमन्तरिक्षमुदहमहमुदन्तरिक्षमुदन्तरिक्षमन्तरिक्षमन्तरिक्षमारुहमरुहमान्तरिक्षमन्तरिक्षमारुहम् क्षन्त इत्याह हेति क्षन्त ईक्षन्त इत्याह हेदीत्याह सुवर्गको सुवर्गमाहेदीत्याह सुवर्गम् आह सुवर्गको सुवर्गमाहाः सुवर्गमेवैव सुवर्गमाहाः सुवर्गमेव सुवर्गमेवैव सुवर्गको सुवर्गमेवैतयैतयैव सुवर्गको सुवर्गमेवैतया सुवर्गमिति सुवाहाङ्गम् एवैतयैतयैवैतया लोकम् लोकमेतयैवैतया लोकम् एतया लोकम् लोकमेतयैतया लोकमे एत्येति लोकमेतयैतया लोकमेति लोकमे एत्येति लोकम् लोकमेत्यग्नेग्न एति लोकम् लोकमेत्यग्ने एत्यग्नेग्न एत्येत्यग्ने प्रप्राग्न एत्येत्यग्ने प्राग्ने प्रप्राग्ने ज्ञे प्रेहि प्राग्ने ज्ञे प्रेहि प्रप्रेः प्रथमः प्रथम इहि प्रप्रेः प्रथमः प्रथमः प्रथम इहि प्रथमो देवयताम् देवयताम् प्रथम इहि प्रथमो देवयताम् देवयताम् देवयताम् प्रथमः प्रथमो देवयतामितीति देवयताम् प्रथमः प्रथमो देवयतामिति देवयतामितीति देवयताम् देवयतामित्याहाहेति देवयताम् देवयतामित्याह देवयतामिति देवयताहेदीत्याहोभयेषु भयेष्वाहेदीत्याहोभयेषु आहोभयेषु भयेष्वाहोभयेष्वेवैवोभयेष्वाहोभयेष्वेवाहोभयेष्वेवैवोभयेषु भयेष्वेवैतयैतयैवोभयेषु भयेष्वेवैतया हेवैतयैतयैवैतया देवमनुष्येषु देवमनुष्येष्वेतयैवैतया देवमनुष्येषु एतया देवमनुष्येषु देवमनुष्येष्वेतयैतया देवमनुष्येषु चक्षुश्चक्षुर्देवमनुष्येष्वेतयैतया देवमनुष्येषु चक्षुः देवमनुष्येषु चक्षुश्चक्षुर्देवमनुष्येषु देवमनुष्येषु चक्षुर्दधाति दधाति चक्षुर्देवमनुष्येषु देवमनुष्येषु चक्षुर्दधाति देवमनुष्येष्विति देव मनुष्येषु चक्षुर्दधाति दधाति चक्षुश्चक्षुर्दधाति पञ्चभिः पञ्चभिर्दधाति चक्षुश्चक्षुर्दधाति पञ्चभिः पञ्चभिर्दधाति दधाति पञ्चभिरध्यधि पञ्चभिर्दधाति दधाति पञ्चभिरधि पञ्चभिरध्यधि पञ्चभिः पञ्चभिरधि क्रामति क्रामत्यधि पञ्चभिः पञ्चभिरधि क्रामति पञ्चभिरिति पञ्चाभिः अधिक्रामति क्रामत्यध्यधि क्रामति पान्तः पान्तः क्रामत्यध्यधि क्रामति पान्तः क्रामति पान्तः पान्तः क्रामति क्रामति पान्तो यज्ञो यज्ञः पान्तः क्रामति क्रामति पान्तो यज्ञः पान्तो यज्ञो यज्ञः पान्तः पान्तो यज्ञो यावान यावान यज्ञः पान्तः पान्तो यज्ञो यावान यज्ञो यावान यावान यज्ञो यज्ञो यावानेवैव यावान यज्ञो यज्ञो यावानेव यावानेवैव यावान यावानेव यज्ञो यज्ञ एव यावान यावानेव यज्ञः एव यज्ञो यज्ञ एवैव यज्ञस्तेन तेन यज्ञ एवैव यज्ञस्तेन यज्ञस्तेन तेन यज्ञो यज्ञस्तेन सह सह तेन यज्ञो यज्ञस्तेन सह तेन सह सह तेन तेन सह सुवर्गको सुवर्गको सह तेन तेन सह सुवर्गम् सह सुवर्गको सुवर्गको सह सह सुवर्गम् लोकम् लोकको सुवर्गको सह सह सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकमे एत्येति लोकको सुवर्गको सुवर्गम् लोकमेति सुवर्गमिति सुवाहाङ्गम् लोकमे एत्येति लोकम् लोकमेति नत्तोषास नत्तोषास इति लोकम् लोकमेति नत्तोषास नत्तोषास नत्तोषासैत्येति नत्तोषासेति नत्तोषासैत्येति नत्तोषासेति नत्तोषासेति नत्तोषास नत्तोषासेति पुरोनुवाक्याम् पुरोनुवाक्यामिति नत्तोषास नत्तोषासेति पुरोनुवाक्यादि पुरोनुवाक्याम् पुरोनुवाक्यामितीति पुरोनुवाक्यामन्वनु पुरोनुवाक्यामितीति पुरोनुवाक्यामनु पुरोनुवाक्यामन्वनु पुरोनुवाक्याम् पुरोनुवाक्यामन्वाहानु पुरोनुवाक्याम् पुरोनुवाक्यामन्वाह पुरोनुवाक्यामिति पुरः अनुवाक्यान्वाह प्रत्यै प्रत्या आहान्वन्वाह प्रत्यै आह प्रत्यै प्रत्या आहाः प्रत्या अग्ने ज्ञे प्रत्या आहाः प्रत्या अग्ने प्रत्या अग्ने ज्ञे प्रत्यै प्रत्या अग्ने सहस्राक्ष सहस्राक्षाग्ने प्रत्यै प्रत्या अग्ने सहस्राक्षाग्ने सहस्राक्ष सहस्राक्षाग्ने ज्ञे सहस्राक्षेति सहस्राक्षाग्ने ज्ञे सहस्राक्षेति सहस्राक्षे हेतीति सहस्राक्षसहस्राक्षेत्याह हेति सहस्राक्षसहस्राक्षेत्याह सहस्राक्षेति सहस्राक्षाह हेदीत्याह साहस्रः साहस्र आहेदीत्याह साहस्रः सहस्रः साहस्र आह साहस्र प्रजापतिः प्रजापतिः साहस्र आह साहस्र प्रजापतिः साहस्रः प्रजापतिः प्रजापतिः साहस्रः साहस्रः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः साहस्रः साहस्रः प्रजापतिः प्रजापतेः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यै प्रजापतिरिति प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्यै तस्मै तस्मा आप्त्यै प्रजापतेः प्रजापतेराप्त्यै तस्मै प्रजापतेरिति प्रजापतेः आप्त्यै तस्मै तस्मा आप्त्या आप्त्यै तस्मै ते ते तस्मा आप्त्या आप्त्यै तस्मै ते तस्मै ते ते तस्मै तस्मै ते विधेम विधेम ते तस्मै तस्मै ते विधेम विधेम विधेम ते विधेम वाजाय वाजाय विधेम ते विधेम वाजाय विधेम वाजाय वाजाय विधेम विधेम वाजाय स्वाहा स्वाहा वाजाय विधेम विधेम वाजाय स्वाहा वाजाय स्वाहा स्वाहा वाजाय वाजाय स्वाहेति स्वाहा वाजाय वाजाय स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह हेदीत्याहान्नमन्नमाहेदीत्याहान्नम् अन्नमन्नमाहान्नम् वैवा अन्नमाहान्नम् वै अन्नम् वैवा अन्नमन्नम् वैवाजो वाजो वा अन्नमन्नम् वैवाजः वैवाजो वाजो वैवैवाजोऽन्नमन्नम् वाजो वैवैवाजोऽन्नम् वाजोऽन्नमन्नम् वाजो वाजोऽन्नमे वैवान्नम् वाजो वाजोऽन्नमे वान्नमे वैवान्नमन्नमे वा वैवान्नमन्नमे वा वैवैवा वृन्धे रुन्धे वैवैवा वृन्धे वृन्धे रुन्धे वा वृन्धे दध्नो दध्नो रुन्धे वा वृन्धे दध्नः रुन्धे दध्नो दध्नो रुन्धे रुन्धे दध्न पूर्णाम् पूर्णान् दध्नो रुन्धे रुन्धे दध्न पूर्णा पूर्णाम् पूर्णान् दध्नो दध्न पूर्णामौदुम्बरीम् औदुम्बरीम् पूर्णान् दध्नो दध्न पूर्णामौदुम्बरी पूर्णामौदुम्बरी मौदुम्बरीम् पूर्णाम् पूर्णामौदुम्बरी कस्वै मातृण्णाया कस्वै मातृण्णाया मौदुम्बरीम् पूर्णाम् पूर्णामौदुम्बरी कस्वै मातृण्णाया मौदुम्बरी कस्वै मातृण्णाया कस्वै मातृण्णाया मौदुम्बरी मौदुम्बरी कस्वै मातृण्णाया अञ्जहोति जहोति स्वय मातृण्णाया मौदुम्बरी मौदुम्बरी कस्वै मातृण्णाया अञ्जहोति मातृण्णाया अञ्जहोति जहोति स्वय मातृण्णाया कस्वै मातृण्णाया अञ्जहोत्योर्गोर्जहोति स्वय मातृण्णाया कस्वै मातृण्णाया अञ्जहोत्यो स्वय मातृण्णायामिति स्वयम् मातृण्णाया होत्योर्गोर्जहोति जहोत्योर्ग्वैवा ऊर्जहोति जहोत्योर्ग्वै ऊर्ग्वैवा ऊर्गोर्ग्वै दधि दधि वा ऊर्गोर्ग्वै दधि वै दधि दधि वै वै दध्योर्गोर्गधि वै वै दध्योर्गोर्गधि दध्योर्गुदुम्बर उदुम्बर ऊर्गधि दध्योर्गुदुम्बरः ऊर्गुदुम्बर उदुम्बर ऊर्गोर्गुदुम्बरो सावसा उदुम्बर ऊर्गोर्गुदुम्बरोऽसौ वसा उदुम्बर उदुम्बरोऽसौ स्वय मातृण्णा स्वयामवदुन्ना सा उदुम्बर उदुम्बरोऽसौ स्वय मातृण्णा स्वय मातृण्णा स्वय मातृण्णा सा वसौ स्वय मातृण्णामुष्यामुष्याग स्वय मातृण्णा सा वसौ स्वय मातृण्णामुष्या स्वय मातृण्णामुष्यामुष्याग स्वय मातृण्णा स्वय मातृण्णामुष्यामेवैवामुष्याग स्वय मातृण्णा स्वय मातृण्णामुष्यामेवाय मातृण्णेति स्वयम् मातृण्णा मुष्यामेवैवामुष्यामुष्यामेवोर्जमोर्जमेवामुष्यामुष्यामेवोर्जम् एवोर्जमोर्जमेवैवोर्जम् दधाति दधात्योर्जमेवैवोर्जम् दधाति ओर्जम् दधाति दधात्योर्जमोर्जम् दधाति तस्मात् तस्मात् दधात्योर्जमोर्जम् दधाति तस्मात् तस्मात् तस्मात् दधाति दधाति तस्मादमुदोमुदस्तस्मात् दधाति दधाति तस्मादमुतः तस्मादमुदोमुदस्तस्मात् तस्मादमुदोर्वाचि मर्वाचि ममुदस्तस्मात् तस्मादमुदोर्वाचि ममुदोर्वाचि मर्वाचि मम तोमतोर्वाचि मूर्जमूर्जमर्वाचि मम तोमतोर्वाचि मूर्जम् मर्वाचि मूर्जमूर्जमर्वाचि मर्वाचि मूर्जमुपोपोर्जमर्वाचि मर्वाचि मूर्जमुपोपोर्जमोर्जमुपजीवामो जीवाम उपोर्जमोर्जमुपजीवामः जीवामो जीवाम उपोपजीवामस्ति सुभिस्तिसृभिर्जीवाम उपोपजीवामस्ति सुभिः जीवामस्ति सुभिस्तिसृभिर्जीवामो जीवामस्ति सुभिस्वादयति साधयति सुभिर्जीवामो जीवामस्ति सुभिस्सादयति सुभिस्सादयति साधयति सुभिस्तिसृभिस्सादयति त्रिवृत् त्रिवृत्सादयति सुभिस्तिसृभिस्सादयति त्रिवृत् तिस्रोभेदयति तिस्रो साधयति त्रिवृत् त्रिवृत्सादयति साधयति त्रिवृद्वै वै त्रिवृत्सादयति साधयति त्रिवृद्वै त्रिवृद्वै वै त्रिवृत्त्रिवृत्वा अग्निरग्निर्वै त्रिवृत्त्रिवृत्वा अग्निः त्रिवृत् अग्निरग्निर्वै वा अग्निर्यावानयावानग्निर्वै वा अग्निर्यावान् अग्निर्यावानयावानग्निरग्निर्यावानेवैव यावानग्निरग्निर्यावानेवैव यावानयावानेवाग्निरग्निरेव ग्निरेवैवाग्निस्तन्तमग्निरेवैवाग्निस्तम् प्रतिष्ठाम् प्रतिष्ठान्तमग्निरग्निस्तम् प्रतिष्ठाम् प्रतिष्ठान्तम् प्रतिष्ठाङ्गमयति गमयति प्रतिष्ठान्तम् प्रतिष्ठाङ्गमयति प्रतिष्ठाङ्गमयति गमयति प्रतिष्ठाम् प्रतिष्ठाङ्गमयति प्रेद्ध प्रेद्धो गमयति प्रतिष्ठाम् प्रतिष्ठाङ्गमयति प्रेद्ध प्रतिष्ठामिति प्रतिष्ठामिति प्रेद्ध प्रेद्धो गमयति गमयति प्रेद्धो अग्ने अग्ने प्रेद्धो गमयति गमयति प्रेद्धो अग्ने प्रेद्धो अग्ने अग्ने प्रेद्धः प्रेद्धो अग्ने दीदिः दीदिह्यग्ने प्रेद्धः प्रेद्धो अग्ने दीदिः प्रेद्ध इति प्राद्धः अग्ने दीदिः दीदिह्यग्ने अग्ने दीदिः पुरः पुरो दीदिह्यग्ने अग्ने दीदिः पुरः दीदिः पुरः पुरो दीदिः दीदिः पुरो नो नः पुरो दीदिः दीदिः पुरो नः पुरो नो नः पुरः पुरो न इति नः पुरः पुरो न इति नो न इत्यौदुम्बरी मौदुम्बरीमिति नो न इत्यौदुम्बरीम्बरी मौदुम्बरीमितीत्यौदुम्बरी मौदुम्बरीमितीत्यौदुम्बरीमाौदुम्बरी मौदुम्बरी मौदुम्बरी मा दधाति दधात्यौदुम्बरी मौदुम्बरी मा दधाति दधाति दधात्या दधात्येषैषा दधात्या दधात्येषाध्येषैषा दधाति दधात्येषा वै वा एषा दधाति दधात्येषा वै एषा वै वा एषैषा वै सूर्मी सूर्मि वा एषैषा वै सूर्मि वै सूर्मि सूर्मि वै वै सूर्मि कर्णकावती कर्णकावती सूर्मि वै वै सूर्मि कर्णकावती सूर्मि कर्णकावती कर्णकावती सूर्मि सूर्मि कर्णकावत्येतयैतया कर्णकावती सूर्मि सूर्मि कर्णकावत्येतया कर्णकावत्येतयैतया कर्णकावती कर्णकावत्येतया हैतया कर्णकावती कर्णकावत्येतया कर्णकावती कर्णकावती एतया हैतयैतया हस्म स्म हैतयैतया हस्म स्म हस्म वै वै स्म हस्म वै वै वै स्म स्म वै देवा देवा वै स्म स्म वै देवा देवा देवा वै वै देवा असुराणामसुराणाम् देवा वै वै देवा असुराणाम् देवा असुराणामसुराणाम् देवा देवा असुराणागोषतदर्भाञ्छतदर्भानसुराणाम् देवा देवा असुराणागोषतदर्भासुराणागोषतदर्भाञ्छतदर्भानसुराणामसुराणागोषतदर्भागुस्तृगोहन्ति गृगोहन्ति शतदर्भानसुराणामसुराणागोषतदर्भागुस्तृगोहन्ति दृगोहन्ति शतदर्भाञ्छतदर्भागुस्तृगोहन्ति यद्यत्र गोहन्ति शतदर्भाञ्छतदर्भागुस्तृगोहन्ति शतदर्हानिति शतातरुहान्ति यद्यत्र गोहन्ति दृगोहन्ति यदेतयैतया यत्र गोहन्ति दृगोहन्ति यदेतयातयैतया यद्यदेतया समिधगो समिधमेतया यद्यदेतया समिधम् समिधगो समिधमेतयैतया समिधमादधात्यादधाति समिधमेतयैतया समिधमादधाति समिधमादधात्यादधाति समिधगो समिधमादधाति वज्रम् वज्रमादधाति समिधगो समिधमादधाति वज्रम् समिधमिति आदधाति वज्रम् वज्रमादधात्यादधाति वज्रमेवैव वज्रमादधात्यादधाति वज्रमेव वज्रमेवैव वज्रम् वज्रमेवैतदेतदेव वज्रम् वज्रमेवैतदेवैतदेतदेवैवैतच्छदग्निगोषदग्निमेतदेवैवैतच्छदग्निमेतदेतच्छदग्निगोषदग्निमेतदेतच्छदग्निञ्जमानो यजमानश्चदग्निमेतदेतच्छदग्निञ्जमानः यजमानश्चदग्निगोषदग्निञ्जमानो भ्रातृयाज भ्रातृयाजे यजमानश्चदग्निगोषदग्निञ्जमानो भ्रातृयाज शतग्निमानो भ्रातृयाज भ्रातृयाजे यजमानो यजमानो भ्रातृयाज प्रप्रभ्रातृयाजे यजमानो यजमानो भ्रातृयाज प्राभ्रातृयाज प्रप्रभ्रातृयाज भ्रातृयाज प्रहरति हरति प्रभ्रातृयाज भ्रातृयाज प्रहरति हरति हरति प्रप्रहरति स्तृत्यै हरति प्रप्रहरति स्तृत्यै हरति स्तृत्यै स्तृत्यै हरति हरति स्तृत्या अचम्बट्कारमचम्बट्कारग्स्तृत्यै हरति हरति स्तृत्या अचम्बट्कारम् अचम्बट्कारमचम्बट्कारग्स्तृत्यै स्तृत्या अचम्बट्कारम् विधेम विधेम अचम्बट्कारग्स्तृत्यै स्तृत्या अचम्बट्कारम् विधेम अचम्बट्कारम् विधेम विधेमाचम्बट्कारमचम्बट्कारम् विधेम ते ते विधेमाचम्बट्कारमचम्बट्कारम् विधेम ते अचम्बट्कारमित्यचम्बट्कारम् विधेम ते ते विधेम विधेम ते परमे परमे ते विधेम विधेम ते परमे परमे परमे ते ते परमे जन्मन् जन्मन् परमे ते ते परमे जन्मन् परमे जन्मन् जन्मन् परमे परमे जन्मन् अग्ने अग्ने जन्मन् परमे परमे जन्मन् अग्ने जन्मन् अग्ने अग्ने जन्मन् जन्मन् अग्न इतीत्यग्ने जन्मन् जन्मन् अग्न इति न इतीत्यग्ने न इति वैकङ्कतीम् वैकङ्कतीमित्यग्ने न इति वैकङ्कति वैकङ्कति वैकङ्कतीमिति वैकङ्कतीमा वैकङ्कतीमिति वैकङ्कतीमा वैकङ्कतीमा वैकङ्कतीम् वैकङ्कतीमा दधाति दधात्या वैकङ्कतीम् वैकङ्कतीमा दधाति दधाति दधात्या दधाति भाभा दधात्या दधाति भाति भाभा दधाति दधाति भा एवैव भा दधाति दधाति भा एव एवैव भाभा एवा वा वैव भाभा एवा वा वैवै वा वरुन्धे रुन्धे वैवै वा वरुन्धे वरुन्धे रुन्धे वा वरुन्धे तान्तागो रुन्धे वा वरुन्धे तान्धे तान्तागो रुन्धे रुन्धे तागो सवितुः सवितुस्तागो रुन्धे रुन्धे तागो सवितुः तागो सवितुः सवितुस्तान्तागो सवितुर्वरेण्यस्य वरेण्यस्य सवितुस्तान्तागो सवितुर्वरेण्यस्य सवितुर्वरेण्यस्य वरेण्यस्य सवितुः सवितुर्वरेण्यस्य चित्रान् चित्रां वरेण्यस्य सवितुः सवितुर्वरेण्यस्य चित्रा ण्यस्य चित्रान् चित्राम्बरे एण्यस्य वरे एण्यस्य चित्रामितीति चित्राम्बरे एण्यस्य वरे एण्यस्य चित्रामिति चित्रामितीति चित्रान् चित्रामिति शमीमयीको शमीमयीमिति चित्रान् चित्रामिति शमीमयी शमीमयीको शमीमयीमितीति शमीमयीको शान्ति शान्ति शमीमयीमितीति शमीमयीको शान्ति शीमयीको शान्ति शान्ति शमीमयीको शमीमयीको शान्त्या अग्निरग्निशान्ति शमीमयी ीमयीगो शान्त्या अग्निः शमीमयीमिति शमीमयी शान्त्या अग्निरग्निशान्ति शान्त्या अग्निर्वा वाग्निशान्ति शान्त्या अग्निर्वा अग्निर्वा वाग्निरग्निर्वाह वाग्निरग्निर्वाह वाहवाह वै वै हवा वाह वै वै वै हवा अग्निजितमग्निजितं वै हवा अग्निजितम् अग्निजितमग्निजितं वै वा अग्निजितं दुहे दुहे अग्निजितं वै वा अग्निजितं दुहे अग्निजितं दुहे दुहे अग्निजितमग्निजितं दुहे अग्निजिदग्निजित् दुहे अग्निजितमग्निजितं दुहे अग्निजितमित्यग्निचितं दुहे अग्निजिदग्निजित् दुहे दुहे अग्निजित्वा वाग्निजित् दुहे दुहे अग्निजित्वा अग्निजित्वा वाग्निजिदग्निजित्वाग्निमग्निं वा अग्निजिदग्निजित्वाग्निम् अग्निजिदित्यग्निचित् वाग्निमग्निं वा वाग्निं दुहे दुहेऽग्निं वा वाग्निं दुहे अग्निं दुहे दुहेऽग्निमग्निं दुहे तान्तान् दुहेऽग्निमग्निं दुहे तान्तान् दुहे दुहे तागो सवितुः सवितुस्तान् दुहे दुहे तागो सवितुः तागो सवितुः सवितुस्तान् तागो सवितुर्वरे एण्यस्य वरे एण्यस्य सवितुस्तान् तागो सवितुर्वरे एण्यस्य सवितुर्वरे एण्य एण्यस्य वरे एण्यस्य सविदुः सविदुर्वरे एण्यस्य चित्रान् चित्राम्बरे एण्यस्य सविदुः सविदुर्वरे एण्यस्य चित्रारे एण्यस्य चित्रान् चित्राम्बरे एण्यस्य वरे एण्यस्य चित्रामितीति चित्राम्बरे एण्यस्य वरे एण्यस्य चित्रामिति चित्रामितीति चित्रान् चित्रामित्याह हेति चित्रान् चित्रामित्याह हैष एष आह हैषवैव एष आह हैषवै एष वैव एष एष वा अग्नेरग्नेर्वा एष एष वा अग्ने अग्नेरग्नेर्वैव अग्नेर्दोहो अग्नेर्वैव अग्नेर्दोहः अग्नेर्दोहो अग्नेरग्नेर्दोहस्तन्दोहोऽग्नेरग्नेर्दोहस्तम् दोहस्तन्दोहो दोहस्तमस्यास्य दन्दोहो दोहस्तमस्यास्यन्तमस्य कण्वः कण्वोऽस्यन्तमस्य कण्वः कण्वः कण्वोऽस्यास्य कण्व एवैव कण्वोऽस्यास्य कण्व एव कण्व एवैव कण्वः कण्व एव श्रायस श्रायस एव कण्वः कण्व एव श्रायसः एव श्रायस श्रायस एवैव श्रायसो वेदवेच्छ्रायस एवैव श्रायसो वेदश्रायसो वेदवेच्छ्रायस श्रायसो वेत्तेन तेन वेच्छ्रायस श्रायसो वेत्तेन वेत्तेन तेन वेद वेत्तेन हहतेन वेद वेत्तेन ह तेन हहतेन तेन हस्म स्म हतेन तेन हस्म स्म स्म हस्मैनमेन कृष्म हस्मैनम् स्मैनमेन कृष्णस्मैन कोंसस एन कृष्णस्मैन कोंसः एन कोंसस एनमेन कोंस दुहे दुहे स एनमेन कोंस दुहे दुहे दुहे स दुहे यद्यद्दुहे स दुहे यत् दुहे यद्यद्दुहे दुहे यदेतयैतया यद्दुहे दुहे यदेतया एतयैतया यद्यदेतया समिधगो समिधमेतया यद्यदेतया समिधम् एतया समिधगो समिधमेतयैतया समिधमादधात्यादधाति समिधमेतयैतया समिधमादधाति समिधमादधात्यादधाति समिधगो समिधमादधात्यग्निचिदग्निचिदादधाति समिधगो समिधमादधात्यग्निचित् समिधमिति सम् इदम् अग्निन्दुहे सप्त सप्त दुहे किमग्निन्दुहे सप्त दुहे सप्त सप्त दुहे सप्तते ते सप्त दुहे सप्तते सप्तते ते सप्त सप्तते अग्नेऽग्ने ते सप्त सप्तते अग्ने अग्नेऽग्ने ते ते अग्ने समिधः समिधोऽग्ने ते ते अग्ने समिधः अग्ने समिधः समिधोऽग्नेऽग्ने समिधः सप्त सप्त समिधोऽग्नेऽग्ने समिधः सप्त समिधः सप्त सप्त समिधः समिधः सप्त जिह्वा जिह्वा सप्त समिधः समिधः सप्त जिह्वा इति सम् इधः सप्त जिह्वा जिह्वा सप्त सप्त जिह्वा इति जिह्वा सप्त सप्त जिह्वा इति जिह्वा इत्याह हेति जिह्वा जिह्वा इत्याह इत्याह हेदित्याह सप्त सप्ता हेदित्याह सप्ताह सप्त सप्ताह सप्तैवैव सप्ताह सप्तैव सप्तैवैव सप्त सप्तैवास्यास्यैव सप्त सप्तैवास्या स्यैवैवास्य साप्तानि साप्तान्यस्यैवैवास्य साप्तानि साप्तानि साप्तान्यस्यास्य साप्तानि प्रीणादि प्रीणादि साप्तान्यस्यास्य साप्तानि प्रीणादि साप्तानि प्रीणादि प्रीणादि साप्तानि साप्तानि प्रीणादि पूर्णया पूर्णया आप्रीणादि साप्तानि साप्तानि प्रीणादि पूर्णया प्रीणादि पूर्णया पूर्णया आप्रीणादि प्रीणादि पूर्णया जुहोति जुहोति पूर्णया प्रीणादि प्रीणादि पूर्णया जुहोति पूर्णया जुहोति जुहोति पूर्णया पूर्णया जुहोति पूर्णः पूर्णो जुहोति पूर्णया पूर्णया जुहोति पूर्णः जुहोति पूर्णः पूर्णो जुहोति जुहोति पूर्ण इवेव पूर्णो जुहोति जुहोति पूर्ण इव पूर्ण इवेव पूर्णः पूर्ण इवहिव पूर्णः पूर्ण इवहि वहि प्रजापतिः प्रजापतिर्हि वे वहि प्रजापतिः प्रजापतिः प्रजापतिर्हि प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिर्हिः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्याहात्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्यै प्रजापतिरिति प्रजापतिः प्रजापतेरात्याहात्यै प्रजापतेः प्रजापतेरात्यै न्यूनयान्यूनयात्यै प्रजापतेः प्रजापतेरात्यै न्यूनया प्रजापतेरिति प्रजापतेः आप्येन्यूनयान्यूनयात्या आप्येन्यूनया जुहोति जुहोति न्यूनयात्या आप्येन्यूनया जुहोति न्यूनया जुहोति जुहोति न्यूनयान्यूनया जुहोति न्यूनान्यूना जुहोति न्यूनयान्यूनया जुहोति न्यूनान्यूनयेति ूनया न्यूनान्यूनाद्युहोति जुहोति न्यूनाद्धि न्यूनाद्युहोति जुहोति न्यूनाद्धि न्यूनाद्धिः न्यूनान्यूनाद्धि प्रजापतिः प्रजापतिर्हि न्यूनान्यूनाद्धि प्रजापतिः न्यूनादितिनि ऊनातु प्रजापतिः प्रजापतिर्हि प्रजापतिः प्रजाः प्रजाः प्रजापतिर्हि प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा सृजतासृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिरिति प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजानामसृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजा इति प्राजत प्रजानाम् प्रजानामसृजता सृजत प्रजानागो सृष्ट्यै सृष्ट्यै प्रजानामसृजता सृजत प्रजानागो सृष्ट्यै प्रजानागो सृष्ट्यै सृष्ट्यै प्रजानाम् प्रजानागो सृष्ट्या अग्निरग्निः सृष्ट्यै प्रजानाम् प्रजानागो सृष्ट्या अग्निः प्रजानामिति प्राजानाम् सृष्ट्या अग्निरग्निः सृष्ट्यै सृष्ट्या अग्निर्देवेभ्यो देवेभ्यो अग्निः सृष्ट्यै सृष्ट्या अग्निर्देवेभ्यः अग्निर्देवेभ्यो देवेभ्यो अग्निरग्निर्देवेभ्यो निलायत निलायत देवेभ्यो अग्निरग्निर्देवेभ्यो निलायत देवेभ्यो निलायत निलायत देवेभ्यो देवेभ्यो निलायत स निलायत देवेभ्यो देवेभ्यो निलायत सः निलायत स निलायत निलायत स दिशो दिश स निलायत निलायत स दिशः दिशो दिशः स दिशोन्वनु दिशः स दिशो नु दिशो दिशो नु प्रप्राणु दिशो दिशो नु प्राणु प्रप्राण्वनु प्राविशद विशत् प्राण्वनु प्राविशत् अविशद विशत् प्रप्राविशत् जुह्वज्जुह्वद विशत् प्रप्राविशत् जुह्वद अविशज्जुह्वज्जुह्वद विशद विशज्जुह्वन्मनसा मनसा जुह्वद विशद विशज्जुह्वन्मनसा मनसा मनसा जुह्वज्जुह्वन्मनसा दिशो दिशो मनसा जुह्वज्जुह्वन्मनसा दिशः मनसा दिशो दिशो मनसा मनसा दिशो ध्याये ध्याये दिशो मनसा मनसा दिशो ध्याये दिशो अध्याये ध्याये दिशो दिशो अध्याये दिभ्यो दिभ्यो ध्याये दिशो दिशो अध्याये दिभ्यः ध्याये दिभ्यो दिभ्यो ध्याये ध्याये दिघ्य एवैव दिघ्यो ध्याये ध्याये दिघ्य एव एवैव दिग्भ्यो दिग्भ्य एवैनमेनमेव दिग्भ्यो दिग्भ्य एवैनम् दिग्भ्यः एवैनमेनमेवैनम वा वैनमेवै वै नम वानम वा वैनमे नम वरुन्धे रुन्धे वैनमे नम वरुन्धे वरुन्धे रुन्धे वा वरुन्धे दध्ना दध्ना रुन्धे वा वरुन्धे दध्ना दध्ना दध्ना रुन्धे रुन्धे दध्ना पुरस्ता पुरस्ता दध्ना रुन्धे रुन्धे दध्ना पुरस्ता दध्ना पुरस्ता आत् पुरस्ता आत् दध्ना दध्ना पुरस्ता आत् जुहोति जुहोति पुरस्ता आत् दध्ना दध्ना पुरस्ता आत् जुहोति पुरस्ता आत् जुहोति जुहोति पुरस्ता आत् पुरस्ता आत् जुहोत्याज्येनाज्येन जुहोति पुरस्ता आत् पुरस्ता आत् जुहोत्याज्येन जुहोत्याज्येनाज्येन जुहोति जुहोत्याज्येनोपरिष्टादुपरिष्टादाज्येन जुहोति जुहोत्याज्येनोपरिष्टाज्येनोपरिष्टादुपरिष्टा ज्येनाज्येनोपरिष्टात्तेजस्तेज उपरिष्टादाज्येनाज्येनोपरिष्टात्तेजः उपरिष्टात्तेजस्तेज उपरिष्टादुपरिष्टात्तेजश्च तेज उपरिष्टादुपरिष्टात्तेजश्च तेजश्च तेजस्तेजश्चैवैव च तेजस्तेजश्चैव चैवैव च दैवास्मा अस्मा एव च दैवास्मै एवास्मा अस्मा एवैवास्मा इन्द्रियमिन्द्रियमस्मा एवैवास्मा इन्द्रियम् अस्मा इन्द्रियमिन्द्रियमस्मा अस्मा इन्द्रियम् च चेन्द्रियमस्मा अस्मा इन्द्रियम् च इन्द्रियम् च चेन्द्रियमिन्द्रियम् च समीची समीची चेन्द्रियमिन्द्रियम् इन्द्रियम् च समीची समीची समीची तत् समीची दधाति दधाति समीची तत् समीची दधाति समीची दधाति दधाति समीची समीची दधाति द्वादशकपालो द्वादशकपालो दधाति समीची समीची दधाति द्वादशकपालः समीची इति समीची दधाति द्वादशकपालो द्वादशकपालो दधाति दधाति द्वादशकपालो वैश्वानरो वैश्वानरो द्वादशकपालो दधाति दधाति द्वादशकपालो वैश्वानरः द्वादशकपालो वैश्वानरो वै ईश्वानरो द्वादशकपालो द्वादशकपालो वैश्वानरो भवति भवति वैश्वानरो द्वादशकपालो द्वादशकपालो वैश्वानरो भवति द्वादशकपाल इति द्वादश कपालः वैश्वानरो भवति भवति वैश्वानरो वै ईश्वानरो भवति द्वादश द्वादश भवति वैश्वानरो वै ईश्वानरो भवति द्वादश द्वादश द्वादश भवति भवति द्वादश मासा मासा द्वादश भवति भवति द्वादश मासा द्वादश मासा मासा द्वादश द्वादश मासा संवत्सर संवत्सरो मासा द्वादश द्वादश मासा संवत्सरः संवत्सर संवत्सरो मासा मासा संवत्सरः संवत्सर संवत्सरः संवत्सर इति संवत्सरः संवत्सरो अग्निरग्निः संवत्सर संवत्सरो अग्निर्वै ईश्वानरो वै ईश्वानरो अग्निः संवत्सर संवत्सरो अग्निर्वै ईश्वानरः संवत्सर इति संवत्सरः अग्निर्वै ईश्वानरो वै ईश्वानरो अग्निरग्निर्वै ईश्वानरः साक्षात् साक्षाद्वै ईश्वानरो अग्निरग्निर्वै ईश्वानरः साक्षात् ईश्वानरः साक्षात् साक्षाद्वै ईश्वानरो वै ईश्वानरः साक्षादेवैव साक्षाद्वै ईश्वानरो वै ईश्वानरः साक्षादेव साक्षादेवैव साक्षात् साक्षादेव वै ईश्वानरं वै ईश्वानरमेव साक्षात् साक्षादेव वै ईश्वानरं साक्षादिति साक्षादेव वै ईश्वानरं वै ईश्वानरमेवैव वै ईश्वानरमवाव वैश्वानरमेवैव वै ईश्वानरमव ईश्वानरमवाव वैश्वानरं वै ईश्वानरमवरुन्धे रुन्धे वैश्वानरं वै ईश्वानरमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे यद्यद्रुन्धे वावरुन्धे यत् यद्यद्रुन्धे रुन्धे यत्प्रया जानु याजान् प्रया जानु याजान् यद्रुन्धे रुन्धे यत्प्रया जानु याजान् यत्प्रया जानु याजान् प्रया जानु याजान् यद्यत्प्रया जानु याजान् कुर्यात् कुर्यात् प्रया जानु याजान् यद्यत्प्रया जानु याजान् कुर्यानु याजान् कुर्यात् कुर्यात् प्रया जानु याजान् प्रया जानु याजान् कुर्यात् विकस्तिर्विकस्तिः कुर्यात् प्रया जानु याजान् प्रया जानु याजान् कुर्यात् विकस्तिः प्रया जानु याजानिति प्रया जा अनु याजान् कुर्यात् विकस्तिर्विकस्तिः कुर्यात् कुर्यात् विकस्तिः सासा विकस्तिः कुर्यात् कुर्यात् विकस्तिः सासा विकस्तिर्विकस्तिः सा यज्ञस्य यज्ञस्य सा विकस्तिर्विकस्तिः सा यज्ञस्य सा यज्ञस्य यज्ञस्य सा सा यज्ञस्य दर्विहोमम् दर्विहोमम् यज्ञस्य सा सा यज्ञस्य दर्विहोमम् यज्ञस्य दर्विहोमम् दर्विहोमम् यज्ञस्य यज्ञस्य दर्विहोमम् करोति करोति दर्विहोमम् यज्ञस्य यज्ञस्य दर्विहोमम् करोति दर्विहोमम् करोति करोति दर्विहोमम् दर्विहोमम् करोति यज्ञस्य यज्ञस्य करोति दर्विहोमम् दर्विहोमम् करोति यज्ञस्य दर्विहोममिति दर्वि होमम् करोति यज्ञस्य यज्ञस्य करोति करोति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्य करोति करोति यज्ञस्य प्रतिष्ठित्यै यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै राष्ट्रम् राष्ट्रम् प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै राष्ट्रम् प्रतिष्ठित्यै राष्ट्रगो राष्ट्रम् प्रतिष्ठित्यै प्रतिष्ठित्यै राष्ट्रम् वै वै राष्ट्रम् प्रतिष्ठित्यै प्रतिष्ठित्यै राष्ट्रम् वै प्रतिष्ठित्यै प्रतिष्ठित्यै राष्ट्रम् वै वै राष्ट्रगो राष्ट्रम् वै वै ईश्वानरो वै ईश्वानरो वै राष्ट्रगो राष्ट्रम् वै वै ईश्वानरः वै वै ईश्वानरो वै ईश्वानरो वै वै वै ईश्वानरो विट् विट् वै ईश्वानरो वै वै वै ईश्वानरो विट् ईश्वानरो विट् विट् वै ईश्वानरो वै ईश्वानरो विण् मरुतो मरुतो विट् वै ईश्वानरो वै ईश्वानरो विण् मरुतः मरुतो मरुतो विट् विण् मरुतो वैश्वानरम् वै ईश्वानरम् मरुतो विट् विण् मरुतो वैश्वानरम् मरुतो वैश्वानरम् वै ईश्वानरम् मरुतो मरुतो वैश्वानरको हुत्वा हुत्वा वैश्वानरम् मरुतो मरुतो वैश्वानरको हुत्वा वैश्वानरको हुत्वा हुत्वा वैश्वानरम् वैश्वानरको हुत्वा मारुतान् मारुतान् हुत्वा वैश्वानरम् वैश्वानरको हुत्वा मारुतान् हुत्वा मारुतान् मारुतान् हुत्वा हुत्वा मारुतान् ज्योति ज्योति मारुतान् हुत्वा हुत्वा मारुतान् ज्योति मारुतान् ज्योति ज्योति मारुतान् मारुतान् ज्योति राष्ट्रे राष्ट्रे ज्योति मारुतान् मारुतान् ज्योति राष्ट्रे ज्योति राष्ट्रे राष्ट्रे ज्योति ज्योति राष्ट्र एवैव राष्ट्रे ज्योति ज्योति राष्ट्र एव राष्ट्र एवैव राष्ट्रे राष्ट्र एव विषम् विषमेव राष्ट्रे राष्ट्र एव विषम् एव विषम् विषमेवैव विषमन्मनु विषमेवैव विषमनो विषम् विषमनुबध्नाति बध्नात्यनु विषम् विषमनुबध्नाति अनुबध्नाति बध्नात्यन्मनुबध्नात्युच्चैरुच्चैर्बध्नात्यन्मनुबध्नात्युच्चैरुच्चैर्बध्नाति बध्नात्युच्चैर्वैश्वानरस्य वैश्वानरस्योच्चैर्बध्नाति सप्तगणा इति सप्ता गणः मरुतो मरुतो वै वै मरुतो गणशो गणशो मरुतो वै वै मरुतो गणशः मरुतो गणशो गणशो मरुतो मरुतो गणश एवैव गणशो मरुतो मरुतो गणश एव गणश एवैव गणशो गणश एव विषम् विषमेव गणशो गणश एव विषम् गणश इति गणशः एव विषम् विषमेवैव विषम वा भविषमेवैव विषम वा विषम वा भविषम् विषम वरुन्धे रुन्धे भविषम् विषम वरुन्धे वरुन्धे रुन्धे वावरुन्धे गणेन गणेन रुन्धे वावरुन्धे गणेन रुन्धे गणेन गणेन रुन्धे रुन्धे गणेन गणम् गणम् गणेन रुन्धे रुन्धे गणेन गणम् गणेन गणम् गणम् गणेन गणेन गणमनुद्रुत्यानुद्रुत्य गणम् गणेन गणेन गणमनुद्रुत्य गणमनुद्रुत्यानुद्रुत्य गणम् गणमनुद्रुत्य ज्योति ज्योत्यनुद्रुत्य गणम् गणमनुद्रुत्य ज्योति अनुद्रुत्य ज्योति ज्योत्यनुद्रुत्यानुद्रुत्य ज्योति विषम् विषम् ज्योत्यनुद्रुत्यानुद्रुत्य ज्योति विषम् नुद्रुत्येत्यनुद्रुत्या विषम् विषम् ज्योति ज्योति विषमेवैव विषम् ज्योति ज्योति विषमेव विषमेवैव विषम् विषमेवास्मास्म एव विषम् विषमेवास्मैवास्म स्म एवैवास्म अनुवर्त्मानमनुवर्त्मानमस्म एवैवास्म अनुवर्त्मानम् स्म अनुवर्त्मानमनुवर्त्मानमस्म अस्म अनुवर्त्मानम् करोति करोत्यनुवर्त्मानमस्म अस्म अनुवर्त्मानम् करोति अनुवर्त्मानम् करोति करोत्यनुवर्त्मानमनुवर्त्मानम् करोति अनुवर्त्मानमित्यनु वर्त्मानम् करोतीति करोति वसोद्धाराम्भसोर्वसोद्धाराञ्जुहोति जुहोति धाराम्भसोर्वसोद्धाराञ्जुहोति धाराञ्जुहोति जुहोति धारान्धाराञ्जुहोति वसोर्वसोर्जुहोति धारान्धाराञ्जुहोति वसो ज्योति जो दिवसोर्मे मे वसोर्ज्योति जो दिवसोर्मे सोर्मे मे वसोर्वसोर्मे धारा धारा मे वसोर्वसोर्मे धारा मे धारा धारा मे मे धारा सदसद्धारा मे मे धारा सद धारा सदसद्धारा धारा सदितीत्य सद्धारा धारा सदिति सदितीत्य सदसदिति वै वा इत्य सदसदिति वै वै वा इति वा एषैषा वा इति वा एषा एषैषा वै वा एषा हूयते हूयत एषा वै वा एषा हूयते एषा हूयते हूयत एषैषा हूयते घृतस्य घृतस्य हूयत एषैषा हूयते घृतस्य हूयते घृतस्य घृतस्य हूयते हूयते घृतस्य वै वै घृतस्य हूयते हूयते घृतस्य वै घृतस्य वै वै घृतस्य घृतस्य वा एनमेनम् वै घृतस्य घृतस्य वा एनम् वा एनमेनम् वै वा एनमेषैषैनम् वै वा एनमेषा एनमेषैषैनमेन मेषा धारा धारैषैनमेन मेषा धारा एषा धारा धारैषैषा धारामुष्मिन्नमुष्मिन् धारैषैषा धारामुष्मिन् धारामुष्मिन्नमुष्मिन् धारा धारामुष्मिन् लोके लोके मुष्मिन् धारा धारामुष्मिन् लोके मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके बिन्वमाना बिन्वमाना लोके मुष्मिन्नमुष्मिन् लोके बिन्वमाना लोके बिन्वमाना बिन्वमाना लोके लोके बिन्वमानो पोपबिन्वमाना लोके लोके बिन्वमानोप बिन्वमानो पोपबिन्वमाना बिन्वमानोपतिष्ठते तिष्ठत उपबिन्वमाना बिन्वमानोपतिष्ठते उपतिष्ठते तिष्ठत उपोपतिष्ठत आज्येनाज्येन तिष्ठत उपोपतिष्ठत आज्येन तिष्ठत आज्येनाज्येन तिष्ठते तिष्ठत आज्येन जुहोति जुहोत्याज्येन तिष्ठते तिष्ठत आज्येन जुहोति आज्येन जुहोति जुहोत्याज्येनाज्येन जुहोति तेजस्तेजो जुहोत्याज्येन ज्येन जुहोति तेजः जुहोति तेजस्तेजो जुहोति जुहोति तेजो वै वै तेजो जुहोति जुहोति तेजो वै तेजो वै वै तेजस्तेजो वा आज्यमाज्यं वै तेजस्तेजो वा आज्यम् वा आज्यमाज्यं वै वा आज्यं तेजस्तेज आज्यं वै वा आज्यं तेजः आज्यं तेजस्तेज आज्यमाज्यं तेजो वसोर्वसोस्तेज आज्यमाज्यं तेजो वसो तेजो वसोर्वसोस्तेजस्तेजो वसो धारा धारा वसोस्तेजस्तेजो वसो धाराधारा धारा वसोर्वसोर्धारा तेजसा तेजसा धारा वसोर्वसोर्धारा तेजसा धारा तेजसा तेजसा धारा धारा तेजसैवैव तेजसा धारा धारा तेजसैवा तेजसैवैव तेजसा तेजसैवास्मा अस्मा एव तेजसा तेजसैवास्मै वास्मा अस्मा एवैवास्मै तेजस्तेजोऽस्मा एवैवास्मै तेजः अस्मै तेजस्तेजोऽस्मा अस्मै तेजो वाव तेजोऽस्मा अस्मै तेजो वा तेजो वाव तेजस्तेजो वरुन्धे रुन्धे वतेजस्तेजो वरुन्धे वरुन्धे रुन्धे वावरुन्धे थो अथो रुन्धे वावरुन्धे थो रुन्धे थो अथो रुन्धे रुन्धे थो कामाः कामाः अथो रुन्धे रुन्धे थो कामाः अथो कामाः कामाः अथो अथो कामा वै वै कामा अथो अथो कामा वै अथो इत्यथो कामा वै वै कामाः कामा वै वसोर्वसोर्वै कामाः कामा वै वसोः वसोर्वसोर्वै वै वसोर्धारा धारा वसोर्वै वै वसोर्धारा वसोर्धारा धारा वसोर्वसोर्धारा कामान्धारा वसोर्वसोर्धारा कामाने धारा कामान् कामान्धारा धारा कामाने वैव कामान्धारा धारा कामाने वा कामाने वैव कामान् कामाने वा वैव कामान् कामाने वा वा वै वै वा वृन्धे रुन्धे वै वै वा वृन्धे रुन्धे रुन्धे वा वृन्धे यय्यगोरुन्धे वा वृन्धेयम् रुन्धे यय्यगोरुन्धे रुन्धेयम् कामयेत कामयेत यगोरुन्धे रुन्धेयम् कामयेत यं कामयेत कामयेत यय्यं कामयेत प्राणान् प्राणान् कामयेत यय्यं कामयेत प्राणान् कामयेत प्राणान् प्राणान् कामयेत कामयेत प्राणानस्यास्य प्राणान् कामयेत कामयेत प्राणानस्य प्राणानस्यास्य प्राणान् प्राणानस्यान्नाद्यमन्नाद्यमस्य प्राणान् प्राणानस्यान्नाद्यम् प्राणानिति प्राणाद्यमन्नाद्यमस्यास्यान्नाद्यम् विव्यन्नाद्यमस्यास्यान्नाद्यम् अन्नाद्यम् विव्यन्नाद्यमन्नाद्यम् विच्छिन्द्याम् छिन्द्याम् व्यन्नाद्यमन्नाद्यम् विच्छिन्द्यान्नाद्यमित्यन्ना अद्यम् विच्छिन्द्याम् छिन्द्याम् विविच्छिन्द्यामिदीति छिन्द्याम् विविच्छिन्द्यामिति छिन्द्यामिदीति छिन्द्याम् छिन्द्यामिति विग्राहम् विग्राहमिति छिन्द्याम् छिन्द्यामिति विग्राहम् इति विग्राहम् विग्राहमिदीति विग्राहम् तस्य तस्य विग्राहमिदीति विग्राहम् तस्य विग्राहम् तस्य तस्य विग्राहम् विग्राहम् तस्य जुहुयात् जुहुयात् तस्य विग्राहम् विग्राहम् तस्य जुहुयात् विग्राहमिति विग्राहम् तस्य जुहुयात् जुहुयात् तस्य तस्य जुहुयात् प्राणान् प्राणान् जुहुयात् तस्य तस्य जुहुयात् प्राणान् जुहुयात् प्राणान् प्राणान् जुहुयात् जुहुयात् प्राणानेवैव प्राणान् जुहुयात् जुहुयात् प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्यास्यैव प्राणान् प्राणानेवास्य प्राणानिति प्राणानेवास्यास्यैवैवास्यान्नाद्यमन्नाद्यमस्यैवैवास्यान्नाद्यम् अस्यान्नाद्यमन्नाद्यमस्यास्यान्नाद्यम् विव्यन्नाद्यमस्यास्यान्नाद्यम् विन्नाद्यम् विव्यन्नाद्यमन्नाद्यम् विच्छिनत्ति छिनत्यव्यन्नाद्यमन्नाद्यम् विच्छिनत्ति अन्नाद्यमित्यन्ना अद्यम् विच्छिनत्ति छिनत्ति विविच्छिनत्ति यञ्यं छिनत्ति विविच्छिनत्ति यं छिनत्ति यञ्यं छिनत्ति छिनत्ति यं कामयेत कामयेत यं छिनत्ति छिनत्ति यं कामयेत कामयेत कामयेत यञ्यं कामयेत प्राणान् प्राणान् कामयेत यञ्यं कामयेत प्राणान् कामयेत प्राणान् प्राणान् कामयेत कामयेत प्राणानस्यास्य प्राणान् कामयेत कामयेत प्राणानस्य प्राणानस्यास्य प्राणान् प्राणानस्यान्नाद्यमन्नाद्य मस्य प्राणान् प्राणानस्यान्नाद्यम् प्राणानिति प्राणाद्यमन्नाद्यमस्यास्यान्नाद्यघोषघोषमन्नाद्यमस्यास्यान्नाद्यघोषम् अनाद्यघोषघोषमन्नाद्यमन्नाद्यघोषन्तनुयान्तनुयागोषमन्नाद्यमन्नाद्यघोषन्तनुयाद्यमित्यन्नाद्यम् सन्तनुयान्तनुयागोषघोषन्तनुयामितीतितनुयागोषघोषन्तनुयामिति तनुयामिति तनुयान्तनुयामिति सन्तता घोषन्ततामिति तनुयान्तनुयामिति सन्तता सन्तता घोषन्ततामिति सन्ततान्तस्य तस्य सन्ततामिति सन्ततान्तस्य सन्ततान्तस्य तस्य सन्तता घोषन्ततान्तस्य जुहुयाज्जुहुयात् तस्य सन्तता घोषन्ततान्तस्य जुहुयादतामिति सन् तस्य जुहुयात् जुहुयात् तस्य तस्य जुहुयात् प्राणान् प्राणान् जुहुयात् तस्य तस्य जुहुयात् प्राणान् प्राणाजुभुजात् प्राणान् प्राणाञ्जुभुजाज्जुभुजात् प्राणानेवैव प्राणाञ्जुभुजाज्जुभुजात् प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्यास्यैव प्राणान् प्राणानेवास्या प्राणानि नमन्नमेव सयोनिसयोऽन्येवान्नमन्नमेव सयोनिसयोऽन्येवान्नम् सयोनिति सा योनि एवान्नमन्नमेव वरुन्धे रुन्धे वान्नमवा वान्नमन्नमवरुन्धे रुन्धे रुन्धे वा वरुन्धे वावृन्धेऽर्थेन्द्राण्यर्थेन्द्राणि रुन्धे वावृन्धेऽर्थेन्द्राणि र्थेन्द्राण्यर्थेन्द्राणि रुन्धेरुन्धेऽर्थेन्द्राणि जुहोति जुहोत्यर्थेन्द्राणि रुन्धेरुन्धेऽर्थेन्द्राणि जुहोति अर्थेन्द्राणि जुहोति जुहोत्यर्थेन्द्राण्यर्थेन्द्राणि जुहोति देवता देवता जुहोत्यर्थेन्द्राण्यर्थेन्द्राणि जुहोति देवतार्थेन्द्राणीत्यर्था इन्द्राणि जुहोति देवता देवता जुहोति जुहोति देवता एवैव देवता जुहोति जुहोति देवता एव देवता एवैव देवता देवता एवावैव देवता देवता एवावा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे यद्यद्रुन्धे वावरुन्धे यद्रुन्धे यद्यद्रुन्धे रुन्धे यत् सर्वेषाकु सर्वेषा यद्रुन्धे रुन्धे यत् सर्वेषाकु सर्वेषां यद्यत् सर्वेषामर्थमर्थगो सर्वेषां यद्यत् सर्वेषामर्थम् सर्वेषामर्थमर्थगो सर्वेषाकु सर्वेषामर्थमिन्द्र इन्द्रोऽर्थगो सर्वेषाकु सर्वेषामर्थमिन्द्रः अर्थमिन्द्र इन्द्रोऽर्थमर्थमिन्द्रः प्रतिप्रतीन्द्रोऽर्थमर्थमिन्द्रः प्रतीन्द्र प्रतिप्रतीन्द्र इन्द्रः प्रतितस्मात् तस्मात् प्रतीन्द्र इन्द्रः प्रतितस्मात् तस्मात् तस्मात् प्रतिप्रतितस्मादिन्द्र इन्द्रस्तस्मात् प्रतिप्रतितस्मादिन्द्रः तस्मादिन्द्र इन्द्रस्तस्मात् तस्मादिन्द्रो देवतानां देवतानामिन्द्रस्तस्मात् तस्मादिन्द्रो देवतानां देवतानां देवतानामिन्द्र इन्द्रो देवतानां भूयिष्ठभाक्तमो भूयिष्ठभाक्तमो देवतानामिन्द्र देवतानां भूयिष्ठभाक्तमः देवतानां भूयिष्ठभाक्तमो भूयिष्ठभाक्तमो देवतानां देवतानां भूयिष्ठभाक्तम इन्द्रमिन्द्रं भूयिष्ठभाक्तमो देवतानां देवतानां भूयिष्ठभाक्तम इन्द्रम् भूयिष्ठभाक्तमहिन्द्रमिन्द्रम् भूयिष्ठभाक्तमो भूयिष्ठभाक्तमहिन्द्रमुत्तरमुत्तरमिन्द्रम् भूयिष्ठभाक्तमो भूयिष्ठभाक्तमहिन्द्रमुत्तरम् भूयिष्ठभाक्तम इति भूयिष्ठभाक्तमः इन्द्रमुत्तरमुत्तरमिन्द्रमिन्द्रमुत्तरमाहोत्तरमिन्द्रमिन्द्रमुत्तरमाहातरमाहोत्तरमुत्तरमाहेन्द्रियमिन्द्रियमाहोत्तरमुत्तरमाहेन्द्रियम् आहेन्द्रियमिन्द्रियमाहेन्द्रियमेवैवेन्द्रियमेवास्मिन्नस्मिन्नेवेन्द्रियमिन्द्रियमेवास्मिन्नेवास्मिन्नस्मिन्नेवैवास्मिन्नुपरिष्टादुपरिष्टादस्मिन्नेवैवास्मिन्नुपरिष्टादस्मिन्नुपरिष्टादुपरिष्टादस्मिन्नस्मिन्नुपरिष्टाद् दधाति दधात्युपरिष्टादस्मिन्नस्मिन्नुपरिष्टाद्दधाति यज्ञायुधानि यज्ञायुधानि यज्ञायुधानि जुहोति जुहोति यज्ञायुधानि दधाति दधाति यज्ञायुधानि जुहोति यज्ञायुधानि जुहोति जुहोति यज्ञायुधानि यज्ञायुधानि जुहोति यज्ञो यज्ञो जुहोति यज्ञायुधानि यज्ञायुधानि जुहोति यज्ञः यज्ञायुधानीति यज्ञा आयुधानि जुहोति यज्ञो यज्ञो जुहोति जुहोति यज्ञो वै वै यज्ञो जुहोति जुहोति यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै यज्ञायुधानि यज्ञायुधानि वै यज्ञो यज्ञो वै यज्ञायुधानि यज्ञायुधानि यज्ञायुधानि वै वै यज्ञायुधानि यज्ञै यज्ञै यज्ञायुधानि वै वै यज्ञायुधानि यज्ञम् यज्ञायुधानि यज्ञै यज्ञै यज्ञायुधानि यज्ञायुधानि यज्ञमेवैव यज्ञै यज्ञायुधानि यज्ञायुधानि यज्ञमेव यज्ञायुधानीति यज्ञायुधानि यज्ञमेवैव यज्ञै यज्ञमेवावैव यज्ञै यज्ञमेवावै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे थो अथो रुन्धे वावरुन्धे थो रुन्धे थो अथो रुन्धे रुन्धे थो एतदेतदथो रुन्धे रुन्धे थो एतत् अथो एतदेतदथो अथो एतद्वै वा एतदथो अथो एतद्वै अथो इत्यथो एतद्वै वा एतदेतद्वै यज्ञस्य यज्ञस्य वा एतदेतद्वै यज्ञस्य यज्ञस्य यज्ञस्य वै वै यज्ञस्य रूपको रूपै यज्ञस्य वै वै यज्ञस्य रूपम् यज्ञस्य रूपको रूपै यज्ञस्य यज्ञस्य रूपको रूपेण रूपेण रूपै यज्ञस्य यज्ञस्य रूपको रूपेण रूपको रूपेण रूपेण रूपको रूपको रूपेण रूपेणैवैव रूपेण रूपकौ रूपकौ रूपेणैव रूपेणैवैव रूपेण रूपेणैव यज्ञै यज्ञमेव रूपेण रूपेणैव यज्ञम् एव यज्ञै यज्ञमेवैव यज्ञमभाव यज्ञमेवैव यज्ञमभाव यज्ञै यज्ञमवरुन्धे रुन्धेव यज्ञै यज्ञमवरुन्धे वरुन्धे रुन्धे वावरुन्धे वभृथो वभृथो रुन्धे वावरुन्धे वभृथेव भृथो वभृथो रुन्धे रुन्धे वभृथश्च चापभृथो रुन्धे रुन्धे वभृथश्च वभृथश्च चावभृथो वभृथश्च मे मे चावभृथो वभृथश्च मे अवभृथ इत्यवभृथः मे मे तदमे स्वगाकार स्वगाकारो मे तदमे स्वगाकारः स्वगाकार स्वगाकारो मे मे स्वगाकारश्च चस्वगाकारो मे मे स्वगाकारश्च गाकारश्च चस्वगाकार स्वगाकारश्च मे मे तस्वगाकार स्वगाकारश्च मे स्वगाकार इति स्वगाकारः मे मे तदमहीति मे तदमहीति वैतीति मे वैत्याः हेति मे मैत्याः हेतीत्याः स्वगाकृत्ये स्वगाकृत्या आहेतीत्याः स्वगाकृत्ये स्वगाकृत्ये स्वगाकृत्या आहाः स्वगाकृत्या अग्निरग्निस्वगाकृत्या आहाः स्वगाकृत्या अग्निः स्वगाकृत्या अग्निरग्निस्वगाकृत्ये स्वगाकृत्या अग्निश्चिताग्निस्वगाकृत्ये स्वगाकृत्या अग्निश्च स्वगाकृत्या इति स्वगाकृत्ये अग्निश्चाग्निरग्निश्च मे मे चाग्निरग्निश्च मे मे मे जज मे घर्मो घर्मो मे जज मे घर्मः घर्मो घर्मो मे मे घर्मश्च च घर्मो मे मे घर्मश्च घर्मश्च च घर्मो घर्मश्च मे मे च घर्मो घर्मश्च मे मे मे जजम इदीति मे जजम इति वैदीति मे मैत्याः हेति मे मैत्याः याः हेदीत्याहैरदे तदा हेदीत्याहैरद आहैतदे तदाः हैतद्वै वा एतदाः हैतद्वै एतद्वै वा एतदेतद्वै ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य वा एतदेतद्वै ब्रह्मवर्चसस्य वै ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य वै वै ब्रह्मवर्चसस्य रूपकौ रूपम् ब्रह्मवर्चसस्य वै वै ब्रह्मवर्चसस्य रूपम् ब्रह्मवर्चसस्य रूपकौ रूपम् ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य रूपकौ रूपेण रूपम् ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य रूपकौ रूपेण ब्रह्मवर्चसस्येति ब्रह्म वर्चसस्य रूपकौ रूपेण रूपेण रूपकौ रूपकौ रूपेणैवैव रूपेण रूपकौ रूपकौ रूपेणैव रूपेणैवैव रूपेण रूपेणैव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव रूपेण रूपेणैव ब्रह्मवर्चसम् एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमभाव ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमभावर्चसमभाव ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे रुन्धेव ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अवरुन्धे रुन्धे वावरुन्धरुगृन्धे वावरुन्धरुक् धरुगृग्रन्धे रुन्धरुच्च चर्गृन्धे रुन्धरुच्च चर्गृच्च मे मे चर्गृच्च मे मे चच मे साम साम मे चच मे साम मे साम साम मे मे साम च साम मे मे साम च साम च साम साम च मे मे च साम साम च मे मे चचम इदीति मे चचम इति मे म इत्याहारेति मे म इत्याहा हेदीत्याहैतदेतदाहेदीत्याहैतदे हैतदेतदाः हैतद्वै वा एतदाः हैतद्वै एतद्वै वा एतदेतद्वै छन्दसाम् छन्दसाम् वा एतदेतद्वै छन्दसा छन्दसाम् छन्दसाम् वै वै छन्दसागो रूपकौ रूपम् छन्दसाम् वै वै छन्दसागो रूपम् छन्दसागो रूपकौ रूपम् छन्दसाम् छन्दसागो रूपकौ रूपेण रूपेण रूपम् छन्दसाम् छन्दसागो रूपकौ रूपेण रूपकौ रूपेण रूपेण रूपकौ रूपकौ रूपेणैवैव रूपेण रूपकौ रूपकौ रूपेणैव रूपेणैवैव रूपेण रूपेणैव छन्दागुंसि छन्दागुस्येव रूपेण रूपेणैव छन्दागुंसि एव छन्दागुंसि छन्दागुस्येवैव छन्दागुस्य वावच्छन्दागुस्येवैव छन्दागुस्य वा छन्दागुस्य वावच्छन्दागुंसि छन्दागुस्य वरुन्धे रुन्धे वच्छन्दागुंसि छन्दागुस्य वरुन्धे वरुन्धे रुन्धे वावरुन्धे गर्भा गर्भा रुन्धे वावरुन्धे गर्भा गर्भा गर्भा रुन्धे रुन्धे गर्भा आश्च गर्भा रुन्धे रुन्धे गर्भाश्च जगर्भा गर्भाश्च मे मे जगर्भा गर्भाश्च मे च मे मे जज मे वत्सा वत्सा मे जज मे वत्साः वत्सा वत्सा मे मे वत्साश्च ज वत्सा मे मे वत्साश्च वत्साश्च ज वत्सा वत्साश्च मे मे ज वत्सा वत्साश्च मे मे जजम इदीति मे जजम इति मैतीति मे मैत्याः हेति मे मैत्याः हैतदेतदाहैतद्वै वा एतदाः हैतद्वै एतद्वै वा एतद् एतदेतद्वै पशूनाम् पशूनाम् वा एतदेतद्वै पशूनाम् वै पशूनाम् पशूनाम् वै वै पशूनागो रूपगो रूपम् पशूनाम् वै वै पशूनागो रूपम् पशूनागो रूपगो रूपम् पशूनाम् पशूनागो रूपगो रूपेण रूपेण रूपम् पशूनाम् पशूनागो रूपगो रूपेण रूपगो रूपेण रूपेण रूपगो रूपगो रूपेणैवैव रूपेण रूपगो रूपगो रूपेणैव रूपेणैवैव रूपेण रूपेणैव पशून् पशूनेव रूपेण रूपेणैव पशो एव पशून् पशूनेवैव पशूनवाप पशूनेवैव पशूनव पशूनवाप पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे वरुन्धे रुन्धे वावरुन्धे कल्पान् कल्पान् रुन्धे वावरुन्धे कल्पान् रुन्धे कल्पान् कल्पान् रुन्धे रुन्धे कल्पान् ज्योति ज्योति कल्पान् रुन्धे रुन्धे कल्पान् ज्योति कल्पान् ज्योति ज्योति कल्पान् कल्पान् ज्योति क्लुप्तस्याक्लुप्तस्य ज्योति कल्पान् कल्पान् ज्योति क्लुप्तस्याक्लुप्तस्य ज्योति ज्योत्यक्लुप्तस्य क्लुप्त्यै क्लुप्त्या अक्लुप्तस्य ज्योति ज्योत्यक्लुप्तस्य क्लुप्त्यै क्लुप्त्यै क्लुप्त्या अक्लुप्तस्याक्लुप्तस्य क्लुप्त्यै युग्मदयुजे क्लुप्त्या अक्लुप्तस्याक्लुप्तस्य क्लुप्त्यै युग्मदयुजे युग्मदयुजे युग्मदयुजे क्लुप्त्यै क्लुप्त्यै युग्मदयुजे ज्योति ज्योति युग्मदयुजे क्लुप्त्यै क्लुप्त्यै युग्मदयुजे ज्योति युग्मदयुजे ज्योति ज्योति युग्मदयुजे युग्मदयुजे ज्योति मिथलत्वाय मिथलत्वाय ज्योति युग्मदयुजे युग्मदयुजे ज्योति मिथलत्वाय युग्मदयुजे इति युग्मदयुजे ज्योति मिथलत्वाय मिथलत्वाय ज्योति ज्योति मिथलत्वायोत्तरावधि उत्तरावधि मिथलत्वाय ज्योति ज्योति मिथलत्वायोत्तरावधि मिथलत्वायोत्तरावधि उत्तरावधि मिथलत्वाय मिथलत्वायोत्तरावधि भवतः भवतः उत्तरावधि मिथलत्वाय मिथलत्वायोत्तरावधि भवतः मिथलत्वायेति मिथुनात्वायरावधि भवतो भवत उत्तरावधि उत्तरावधि भवतो विक्रान्त्या विक्रान्ते भवत उत्तरावधि उत्तरावधि भवतो विक्रान्ते उत्तरावधि इत्युत्तरावधि भवतो विक्रान्त्या विक्रान्ते भवतो भवतो विक्रान्त्या एकैका विक्रान्ते भवतो भवतो विक्रान्त्या एका विक्रान्त्या एकैका विक्रान्त्या अभिक्रान्त्या एका च चैका विक्रान्त्या अभिक्रान्त्या एका च विक्रान्त्या इत्यभिक्रान्त्यै एका च चैकैका च मे मे चैकैका च मे मे जदमे तिस्रस्तिस्रो मे जदमे तिस्रः तिस्रस्तिस्रो मे मे तिस्रश्च जतिस्रो मे तिस्रश्च स्रश्च जतिस्रस्तिस्रश्च मे मे जतिस्रस्तिस्रश्च मे मे मे च चम इदीति मे च चम इति मैदीति मे म इत्याह हेति मे म इत्याह इत्याह हेदीत्याह देवछन्दसं देवछन्दसमाहेदीत्याह देवछन्दसम् आह देवछन्दसं देवछन्दसमाह देवछन्दसं वै वै देवछन्दसमाह देवछन्दसं वै देवछन्दसं वै वै देवछन्दसं देवछन्दसं वा एकैका वै देवछन्दसं देवछन्दसं वा एका देवछन्दसमिति देवाच्छन्दसं वा एकैका वै वा एका च चैका वै वा एका च एका च चैकैका च तिस्रस्तिस्रश्चैकैका च तिस्रः तिस्रस्तिस्रश्च चतिस्रश्च चतिस्रश्च चतिस्रश्च तिस्रश्च चतिस्रस्तिस्रश्च मनुष्यछन्दसं मनुष्यछन्दसं च तिस्रस्तिस्रश्च मनुष्यछन्दसं मनुष्यछन्दसं मनुष्यछन्दसं च मनुष्यछन्दसं च तस्रस्तस्रो मनुष्यछन्दसं च मनुष्यछन्दसं च तस्रः मनुष्यछन्दसं च तस्रश्च तस्रो मनुष्यछन्दसं मनुष्यछन्दसं च तस्रश्च चतस्रो मनुष्यछन्दसं मनुष्यछन्दसं च तस्रश्च मनुष्यछन्दसमिति मनुष्याच्छन्दसं चतस्रश्च तस्रश्चाष्टावष्टौ च चतस्रश्च तस्रश्चाष्टौ चाष्टावष्टौ च चाष्टौ चाष्टौ चाष्टौ चाष्टौ च चाष्टावष्टौ च देवछन्दसं देवछन्दसं चाष्टावष्टौ च देवछन्दसं च देवछन्दसं देवछन्दसं च देवछन्दसं च देवछन्दसं च देवछन्दसं च देवछन्दसं च देवछन्दसं देवछन्दसं चैवैव च देवछन्दसं देवछन्दसं चैव देवछन्दसमिति देवाच्छन्दसं चैवैव च चैव मनुष्यछन्दसं मनुष्यछन्दसमेव च चैव मनुष्यछन्दसम् एव मनुष्यछन्दसं मनुष्यछन्दसमेवैव मनुष्यछन्दसं च मनुष्यछन्दसमेवैव मनुष्यछन्दसं च मनुष्यछन्दसं च मनुष्यछन्दसं मनुष्यछन्दसं चा वावच मनुष्यछन्दसम् मनुष्यछन्दसम् चावा मनुष्यछन्दसमिति मनुष्याच्छन्दसम् वावदतावरुन्धेरुन्धे वदतावरुन्धे रुन्धे वावरुन्ध आरुन्धे वावरुन्ध आरुन्धेरुन्ध आत्रयस्त्रिगुंशतस्त्रयस्त्रिगुंशत आरुन्धेरुन्ध आत्रयस्त्रिगुंशतः आत्रयस्त्रिगुंशतस्त्रयस्त्रिगुंशत आत्रयस्त्रिगुंशतो जुहोति जुहोति त्रयस्त्रिगुंशत आत्रयस्त्रिगुंशतो जुहोति त्रयस्त्रिगुंशतो जुहोति जुहोति त्रयस्त्रिगुंशतस्त्रयस्त्रिगुंशतो जुहोति त्रयस्त्रिगुंशत्रयस्त्रिगुंशज्जुहोति त्रयस्त्रिगुंशतस्त्रयस्त्रिगुंशतो जुहोति त्रयस्त्रिगुंशत त्रयस्त्रिगुंशत इति त्रयः त्रिगुंशतः त्रयस्त्रिगुंशत्रयस्त्रिगुंशज्जुहोति जुहोति त्रयस्त्रिगुंशद्वै वै त्रयस्त्रिगुंशज्जुहोति जुहोति त्रयस्त्रिगुंशद्वै त्रयस्त्रिगुंशद्वै वै त्रयस्त्रिगुंशत्रयस्त्रिगुंशद्वै देवता देवता वै त्रयस्त्रिगुंशत्रयस्त्रिगुंशद्वै देवतास्त्रिगुंशदिति त्रयः त्रिगुंशतो वै देवता देवता वै वै देवता देवता एवैव देवता देवता एवावैव देवता देवता एवावैवैवावरुन्धेरुन्धे वै वै वावरुन्धे अवरुन्धेरुन्धे वावरुन्ध आरुन्धे वावरुन्ध आरुन्धेरुन्ध अष्टाचत्वारिंशतोऽष्टाचत्वारिंशत आरुन्धेरुन्ध अष्टाचत्वारिंशतः अष्टाचत्वारिंशतोऽष्टाचत्वारिंशत अष्टाचत्वारिंशतो जुहोति जुहोत्यष्टाचत्वारिंशत अष्टाचत्वारिंशतो जुहोति अष्टाचत्वारिंशतो जुहोति जुहोत्यष्टाचत्वारिंशतो अष्टाचत्वारिंशतो जुहोत्यष्टाचत्वारिंशदक्षराष्टाचत्वारिंशदक्षरा जुहोत्यष्टाचत्वारिंशतो अष्टाचत्वारिंशतो जुहोत्यष्टाचत्वारिंशदक्षराष्टाचत्वारिंशत इत्यष्टाचत्वारिंशतः जुहोत्यष्टाचत्वारिंशदक्षराष्टाचत्वारिंशदक्षरा जुहोति जुहोत्यष्टाचत्वारिंशदक्षरा जगदीजगत्यष्टाचत्वारिंशदक्षरा जुहोति जुहोत्यष्टाचत्वारिंशदक्षरा जगदीष्टाचत्वारिंशदक्षरा जगदी जगत्यष्टाचत्वारिंशदक्षराष्टाचत्वारिंशदक्षरा जगदी जागता जागदा जगत्यष्टाचत्वारिंशदक्षराष्टाचत्वारिंशदक्षरा जगदी जागताचत्वारिंशदक्षरेत्यष्टाचत्वारिंशदक्षरा जगदी जागता जागता जगदी जगदी जागताः पशवः पशवो जागता जगदी जगदी जागताः पशवः पशवः पशवो जागता जागता पशवो जगत्या जगत्या पशवो जागता जागता पशवो जगत्या पशवो जगत्या जगत्या पशवः पशवो जगत्यैवैव जगत्या पशवः पशवो जगत्यैव जगत्यैवैव जगत्या जगत्यैवास्मा अस्मा एव जगत्या जगत्यैवास्मै एवास्मा अस्मा एवैवास्मि पशून् पशूनस्मा एवैवास्मि पशून् अस्मै पशोन् पशोनस्मा अस्मै पशोन वाम पशूनस्मा अस्मै पशोन पशूनवाव पशून् पशूनवरुन्धेरुन्धेव पशून् पशूनवरुन्धे वरुन्धेरुन्धे वावरुन्धे वाजो वाजो रुन्धे वावरुन्धे वाजः रुन्धे वाजो वाजो रुन्धेरुन्धे वाजश्च च वाजो रुन्धेरुन्धे वाजश्च वाजश्च च वाजो वाजश्च प्रसवः प्रसवश्च वाजो वाजश्च प्रसवः प्रसवः प्रसवश्च च प्रसवश्च च प्रसवश्च च प्रसवश्च प्रसवश्च च प्रसवः प्रसवश्चेदीति च प्रसवः प्रसवश्चेति प्रसवरिति प्रासवः चेदीति चेति द्वादशम् द्वादशमिति चेति द्वादशम् द्वादशम् द्वादशमिति द्वादशम् जुहोति जुहोति द्वादशमिति द्वादशम् जुहोति द्वादशम् जुहोति जुहोति द्वादशम् द्वादशम् जुहोति द्वादश द्वादश जुहोति द्वादशम् द्वादशम् जुहोति द्वादश जुहोति द्वादश द्वादश जुहोति जुहोति द्वादश मासा मासा द्वादश जुहोति जुहोति द्वादश मासा द्वादश मासा मासा द्वादश द्वादश मासा संवत्सर संवत्सरो मासा द्वादश द्वादश मासा संवत्सरः मासा संवत्सरः संवत्सरो मासा मासा संवत्सरः संवत्सरे संवत्सरे संवत्सरो मासा मासा संवत्सरः संवत्सरे संवत्सरः संवत्सरे संवत्सरे संवत्सरः संवत्सरः संवत्सर एवैव संवत्सरे संवत्सरः संवत्सरः संवत्सर एव संवत्सर इति संवत्सरः संवत्सर एवैव संवत्सरे संवत्सर एव प्रतिप्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति सं वत्सरे एव प्रति प्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति तिष्ठति अविर्देवेभ्यो देवेभ्यो ग्निरग्निर्देवेभ्यो पापदेवेभ्यो ग्निरग्निर्देवेभ्यो पादेवेभ्यो पापदेवेभ्यो देवेभ्यो वा आक्रामदक्रामदपदेवेभ्यो देवेभ्यो वा आक्रामत आक्रामदक्रामदपापा आक्रामद्भागधेयम् भागधेयमक्रामदपापा आक्रामद्भागधेयम् अक्रामद्भागधेयम् भागधेयमक्रामदक्रामद्भागधेयमिच्छमान इच्छमानौ भागधेयमक्रामदक्रामद्भागधेयमिच्छमानः भागधेयमिच्छमान इच्छमानो भागधेयम् भागधेयमिच्छमानस्तन्दमिच्छमानो भागधेयम् भागधेयमिच्छमानस्तम् भागधेयमिति भागाधेयम् इच्छमानस्तन्दमिच्छमान इच्छमानस्तम् देवा देवास्तमिच्छमान इच्छमानस्तम् देवा देवा देवास्तन्दम् देवा अब्रुवन्नब्रुवन् देवास्तन्दम् देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन्नुपोपा अब्रुवन् देवा देवा अब्रुवन्नुपा अब्रुवन्नुपोपा अब्रुवन्नब्रुवन्नुपनोन उपा अब्रुवन्नब्रुवन्नुपन उपनोन उपोपन आ न उपोपन आनोन आवर्तस्व वर्तस्वानो न आवर्तस्व आवर्तस्व वर्तस्वावर्तस्व हव्यगो हव्यम् वर्तस्वावर्तस्व हव्यम् वर्तस्व हव्यगो हव्यम् वर्तस्व वर्तस्व हव्यन्नो न हव्यम् वर्तस्व वर्तस्व हव्यन्नः हव्यन्नो न हव्यगो हव्यन्नो वह हनो हव्यगो हव्यन्नो वह नो वह वहनो नो वहेदीति वहनो नो वहेति वहेदीति वह वहेति स इति वह वहेति सः स इति सो ब्रवीद ब्रवीत् स इति सो ब्रवीत् ब्रवीद ब्रवीत्सो ब्रवीद्वरम् वरमब्रवीत्सो ब्रवीद्वरम् ब्रवीद्वरम् वरमब्रवीद ब्रवीद्वरम् वृणै वृणै वरमब्रवीद ब्रवीद्वरम् वृणै वृणै वृणै वरम् वरम् वृणै मह्यम् मह्यम् वृणै वरम् वरम् वृणै मह्यम् वृणै मह्यम् मह्यम् वृणै वृणै मह्यमेवैव मह्यम् वृणै वृणै मह्यमेव मह्यमेवैव मह्यम् मह्यमेव वाजप्रसवीयम् वाजप्रसवीयमेव मह्यम् मह्यमेव वाजप्रसवीयम् वाजप्रसवीयम् वाजप्रसवीयमेवैव वाजप्रसवीयम् जोहवन् जोहवन् वाजप्रसवीयमेवैव वाजप्रसवीयम् जोहवन् वाजप्रसवीयम् जोहवन् जोहवन् वाजप्रसवीयम् वाजप्रसवीयम् जोहवन्निदीति जोहवन् वाजप्रसवीयम् वाजप्रसवीयम् जोहवन्निति वाजप्रसवीयमिति वाजाप्रसवीयम् जोहवन्निदीति जोहवन् जोहवन्निति तस्मात् तस्मादिति जोहवन् जोहवन्निति तस्मात् तस्मात् तस्मादिति तस्मादग्नजेग्नजे तस्मात् तस्मादग्नयेग्नये तस्मात् तस्मादग्नये वाजप्रसवीयम् वाजप्रसवीयमग्नये तस्मात् तस्मादग्नये वाजप्रसवीयम् अग्नये वाजप्रसवीयम् वाजप्रसवीयमग्नयेग्नये वाजप्रसवीयम् जुह्वति जुह्वति वाजप्रसवीयमग्नयेग्नये वाजप्रसवीयम् जुह्वति वाजप्रसवीयम् जुह्वति जुह्वति वाजप्रसवीयम् वाजप्रसवीयम् जुह्वति यद्यज्जुह्वति वाजप्रसवीयम् वाजप्रसवीयम् जुह्वति यत् वाजप्रसवीयमिति वाजाप्रसवीयम् यद्यज्जुह्वति जुह्वति यद्वाजप्रसवीयम् वाजप्रसवीयम् यज्जुह्वति जुह्वति यद्वाजप्रसवीयम् यद्वाजप्रसवीयम् वाजप्रसवीयम् यद्यद्वाजप्रसवीयम् जुहोति जुहोति वाजप्रसवीयम् यद्यद्वाजप्रसवीयम् जुहोति वाजप्रसवीयम् जुहोति जुहोति वाजप्रसवीयम् वाजप्रसवीयम् जुहोत्यग्निमग्निम् जुहोति वाजप्रसवीयम् वाजप्रसवीयम् जुहोत्यग्निम् वाजप्रसवीयमिति वाजाप्रसवीयम् जुहोत्यग्निमग्निम् जुहोति जुहोत्यग्निमेवैवाग्निम् जुहोति जुहोत्यग्निमेवाग्निमेवैवाग्निमग्निमेव तत्तदेवाग्निमग्निमेव तत् एव तत्तदेवैव तद्भागधेयेन भागधेयेन तदेवैव तद्भागधेयेन भागधेयेन भागधेयेन तत्तद्भागधेयेन सगुंसंभागधेयेन तत्तद्भागधेयेन संभागधेयेन सगुंसंभागधेयेन भागधेयेन समर्थयत्यर्थयति संभागधेयेन भागधेयेन समर्थयति भागधेयेनेति भागाधेयेन समर्थयत्यर्थयति सगुं समर्थयत्यथो अर्थयति सगुं समर्थयत्यथो अर्थयत्यथो अथो अर्धयत्यर्धयत्यथो अभिषेकोऽभिषेकोऽथो अर्धयत्यर्धयत्यथो अभिषेकः अभिषेकोऽभिषेकोऽथो अथो अभिषेक एवैवाभिषेकोऽथो अथो अभिषेक एव अथो इत्यथो अभिषेक एवैवाभिषेकोऽभिषेक एवास्यास्यैवाभिषेकोऽभिषेक सेक एवास्याभिषेक इत्यपि सेकः एवास्यास्यैवैवास्य ससोऽस्यैवैवास्य सहास्य ससो चतुर्दशभिश्चतुर्दशभिः स चतुर्दशभिश्चतुर्दशभिस्स स मनुष्याणाम् तस्मात् अग्निचिदित्यग्निचित् मनुष्याणाम् तस्मात् तस्मान् मनुष्याणाम् मनुष्याणाम् तस्मादग्निचिदग्निचित्तस्मान् मनुष्याणाम् मनुष्याणाम् तस्मादग्निचिदग्निचिदग्निचित्तस्मात् तस्मादग्निचित्वर्षति वर्षत्यग्निचित्तस्मात् तस्मादग्निचित्वर्षति वर्षदिवर्षत्यग्निचिदग्निचिद्वर्षदिननवर्षत्यग्निचिदग्निचिद्वर्षदिनाग्निचिदित्यग्निचित् वर्षदिननवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावेद्धावेन्नवर्षदिवर्षदिलधावे अन्नमन्नम् अन्नमिवेवान्नमन्नमिव खलु खल्विवान्नमन्नमिव खलु खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वै वै खलु खलु वै वर्षम् वर्षम् वै खलु खलु वै वर्षम् वै वर्षम् वर्षम् वै वै वर्षं यद्यत् वर्षम् वै वै वर्षं यत् वर्षं यद्यत् वर्षम् वर्षं यद्धावेद्धावेद्यत्वर्षम् वर्षं यद्धावेद्धावेद्यत्यद्धावेदन्नाद्यादन्नाद्याद्धावेद्यत् अभ्युपावर्तते नक्तोषासा नक्तोषासेति कृष्णायै कृष्णायै इति नक्तोषासा नक्तोषासेति कृष्णायै श्वेतवत्सायै श्वेतवत्सायै कृष्णाया इति कृष्णायै श्वेतवत्सायै रात्रे एवाहोरात्रे अहोरात्रे एवास्मास्मा एवाहोरात्रे अहोरात्रे एवास्मै अहोरात्रे इत्यः रात्रे एवास्मास्मा एवैवास्मै प्रत्यये प्रत्यये अस्मा एवैवास्मै प्रत्यये अस्मै प्रत्यये प्रत्यये अस्मा अस्मै प्रत्यये कामं कामं प्रत्यये अस्मा अस्मै प्रत्यये कामम् प्रत्येकामम् कामम् प्रत्यये प्रत्येकाममन्नाद्यमन्नाद्यम् कामम् प्रत्यये प्रत्येकाममन्नाद्यम् प्रत्यये इति प्रत्यये कामन्नाद्यमन्नाद्यम् कामम् काममन्नाद्यम् दुहादे दुहादे अन्नाद्यम् कामम् काममन्नाद्यम् दुहादे अन्नाद्यम् दुहादे दुहादे अन्नाद्यमन्नाद्यम् दुहादे राष्ट्रभृतो राष्ट्रभृतो दुहादे अन्नाद्यमन्नाद्यम् दुहादे राष्ट्रभृतः अन्नाद्यमित्यन्ना अद्यम् दुहादे राष्ट्रभृतो राष्ट्रभृतो दुहादे दुहादे राष्ट्रभृतो जुहोति जुहोति राष्ट्रभृतो दुहादे दुहादे राष्ट्रभृतो जुहोति इति दुहादे राष्ट्रभृतो जुहोति जुहोति राष्ट्रभृतो राष्ट्रभृतो जुहोति राष्ट्रगो राष्ट्रम् जुहोति राष्ट्रभृतो राष्ट्रभृतो जुहोति राष्ट्रम् राष्ट्रभृत इति राष्ट्रभृतः जुहोति राष्ट्रगो राष्ट्रम् जुहोति जुहोति राष्ट्रमेवैव राष्ट्रम् जुहोति जुहोति राष्ट्रमेव राष्ट्रमेवैव राष्ट्रगो राष्ट्रमेव वा वैव राष्ट्रगो राष्ट्रमेव वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे षड्भिः षड्भिरुन्धे वावरुन्धे षड्भिः रुन्धे षड्भिः षड्भिरुन्धे रुन्धे षड्भिर्जुहोति जुहोति षड्भिरुन्धे रुन्धे षड्भिर्जुहोति षड्भिर्जुहोति जुहोति षड्भिः षड्भिर्जुहोति षट् षड्जुहोति षड्भिः षड्भिर्जुहोति षड् षड्भिरिति षड् षड्जुहोति जुहोति षट् वै वै षड्जुहोति जुहोति षट् वै षड्वै वै षट् षड्वार्धव अथवो वै षट् षड्वार्धवः अर्धवर्धवो वै वा अर्धव अर्धुश्मृतुश्मृतवो वै वा अर्धव अर्धुषु अर्धव अर्धुश्मृतुश्मृतव अर्धव अर्धुष्वे वै वर्तुस्मृतव अर्धव अर्धुष्वेव अर्धुष्वे वै वर्तुस्मृतुष्वेव प्रति प्रत्ये वर्तुस्मृतुष्वेव प्रति एव प्रति प्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति तिष्ठति तिष्ठति प्रति प्रतिष्ठति भुवनस्य भुवनस्य तिष्ठति प्रति प्रतिष्ठति भुवनस्य तिष्ठति भुवनस्य भुवनस्य तिष्ठति तिष्ठति भुवनस्य पदे पदे भुवनस्य तिष्ठति तिष्ठति भुवनस्य पदे भुवनस्य पदे पदे भुवनस्य भुवनस्य पद इति पदे भुवनस्य भुवनस्य पद इति पदे पद इति रथमुखे रथमुख इति पदे पद इति रथमुखे रथमुखे रथमुख इति रथमुखे पञ्च पञ्च रथमुख इति रथमुखे पञ्च रथमुखे पञ्च पञ्च रथमुखे रथमुखे पञ्चाहुते राहुते पञ्च रथमुखे रथमुखे पञ्चाहुते रथमुख इति रथमुखे पञ्चाहुते राहुते पञ्च पञ्चाहुतेर्जुहोति जुहोत्याहुते पञ्च पञ्चाहुतेर्जुहोति आहुतेर्जुहोति जुहोत्याहुते राहुतेर्जुहोति वज्रो वज्रो जुहोत्याहुते राहुतेर्जुहोति वज्रः आहुतेरित्या जुहोति वज्रो वज्रो जुहोति जुहोति वज्रो वै वै वज्रो जुहोति जुहोति वज्रो वै वज्रो वै वै वज्रो वज्रो वै रथो रथो वै वज्रो वज्रो वै रथः रथो रथो वै वै रथो वज्रेण वज्रेण रथो वै वै रथो वज्रेण रथो वज्रेण वज्रेण रथो रथो वज्रेणैवैव वज्रेण रथो रथो वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैव दिशो दिश एव वज्रेण वज्रेणैव दिशः एव दिशो दिश एवैव दिशोभ्यभिदिश एवैव दिशो दिशोभ्यभिदिशो दिशोभिजयतिभिदिशो दिशोभिजयति अभिजयति जयत्यभ्यभिजयत्यग्निजितमग्निजितम् जयत्यभिजयत्यग्निजितम्जयत्यग्निजितमग्निजितम् जयतिजयत्यग्निजितगोहः ग्निजितगोहः ग्निजितमग्निजितगोह वै वैः ग्निजितमग्निजितगोह वैश्वामित्यग्निजितम् हवै वैः हवा अमुष्मिन्नमुष्मिनु वैः हवा अमुष्मिन्नो अमुष्मिन्नमुष्मिनु वै वा अमुष्मिन् लोके लोके अमुष्मिनु वै वा अमुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन्नमुष्मिन् लोके वातो वातो लोके अमुष्मिन्नमुष्मिन् लोके वातः लोके वातो वातो लोके लोके वातोऽभ्यभिवातो लोके लोके वातोऽभि वातोऽभ्यभिवातो वातोऽभिभवते भवतेऽभिवातो वातोऽभिभवते हरिरोदे भवतेऽभ्यभिभवते वातनामानि वातनामानि भवतेऽभ्यभिभवते वातनामानि भवते वातनामानि वातनामानि भवते भवते भवते वातनामानि जुहोति जुहोति वातनामानि भवते भवते वातनामानि जुहोति वातनामानि जुहोति जुहोति वातनामानि वातनामानि जुहोत्यभ्यभि जुहोति वातनामानि वातनामानि जुहोत्यभि वातनामानीति वातनामानि जुहोत्यभ्यभि जुहोति जुहोत्यभ्ये वैवाभि जुहोति जुहोत्यभ्ये वाभ्ये वैवाभ्याभ्ये वैनमेनमैवाभ्याभ्ये वैनम् ममुष्मिन्नमुष्मिन्नेनमेवैवैनमुष्मिन् लोके लोके मुष्मिन्नेनमेनमुष्मन् लोके मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके वातो वातो लोके मुष्मिन्नमुष्मिन् लोके वातः लोके वातो वातो लोके लोके वातः पवते पवते वातो लोके लोके वातः पवते वातः पवते पवते वातो वातः पवते त्रीणि त्रीणि पवते वातो वातः पवते त्रीणि भवते त्रीणि त्रीणि भवते भवते त्रीणि जुहोति जुहोति त्रीणि भवते भवते त्रीणि जुहोति त्रीणि जुहोति जुहोति त्रीणि त्रीणि जुहोति त्रयस्त्रयो जुहोति त्रीणि त्रीणि जुहोति त्रयः जुहोति त्रयस्त्रयो जुहोति जुहोति त्रय इम इमे त्रयो जुहोति जुहोति त्रय इमे इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका इमे लोका लोका इम इमे लोका एभ्य एभ्यो लोका इम इमे लोकाः एभ्यः लोका एभ्य एभ्यो लोका लोका एभ्य एवैवैभ्यो लोका लोका एभ्य एव एभ्य एवैवैभ्य एभ्य एव लोकेभ्यो लोकेभ्य एवैभ्य एभ्य एव लोकेभ्यः एव लोकेभ्यो लोकेभ्य एवैव लोकेभ्यो वातं वातं लोकेभ्य एवैव लोकेभ्यो वातम् लोकेभ्यो वातं वातं लोकेभ्यो लोकेभ्यो वातमवाभवातं लोकेभ्यो लोकेभ्यो वातमवाभवातं वातमवरुन्धे रुन्धे वातं वातमवरुन्धे वरुन्धे रुन्धे वावरुन्धे समुद्रः समुद्रो रुन्धे वावरुन्धे समुद्रः रुन्धे समुद्रः समुद्रो रुन्धे रुन्धे समुद्रो स्यति समुद्रो रुन्धे रुन्धे समुद्रोऽसि समुद्रो स्यति समुद्रः समुद्रो जिनभस्वान्नभस्वानसि समुद्रः समुद्रो जिनभस्वान् भस्वान्नभस्वानस्य जिनभस्वानिति रूपगो रूपं वातस्य वै वै वातस्य रूपं वातस्य रूपगो रूपं वातस्य वातस्य रूपगो रूपेण रूपेण रूपं वातस्य वातस्य रूपगो रूपेण रूपगो रूपेण रूपेण रूपगो रूपगो रूपेणैवैव रूपेण रूपगो रूपगो रूपेणैव रूपेणैवैव रूपेण रूपेणैव वातं वातमेव रूपेण रूपेणैव वातम् वातमवाभवातं वातमवरुन्धे रुन्धे ववातं वातमवरुन्धे रुन्धे रुन्धे भावरुन्धेऽञ्जलिनाञ्जलिना रुन्धे भावरुन्धेऽञ्जलिनाञ्जलिनाञ्जलिना रुन्धे रुन्धेऽञ्जलिना जुहोति जुहोत्यञ्जलिना रुन्धे रुन्धेऽञ्जलिना जुहोति अञ्जलिना जुहोति जुहोत्यञ्जलिनाञ्जलिना जुहोति न जुहोत्यञ्जलिनाञ्जलिना जुहोति न जुहोति जुहोति न हि न जुहोति जुहोति न हि नैहिरणह्ये देशा मे देशा गोहिरणह्ये देशान्येषा मे देशा गोहिह्येतेषामन्यथान्यथैतेषागोहिह्येतेषामन्यथाहुतिराहुतिरन्यथैतेषामेतेषामन्यथाहुतिः कल्पत आहुतिरन्यथान्यथाहुतिरवकल्पते आहुतिरवकल्पते वकल्पत आहुतिराहुतिरवकल्पते आहुतिरित्याहुतिः अकल्पत इत्यवकल्पते स्वर्गाय वै वै सुवर्गाय सुवर्गाय वै लोकाय लोकाय वै सुवर्गाय सुवर्गाय वै लोकाय सुवर्गायेति सुवाहा गाय लोकाय लोकाय वै वै लोकाय देवः रथो देवरथो लोकाय वै वै लोकाय देवरथः लोकाय देवरथो देवरथो लोकाय लोकाय देवरथो युज्यते देवरथो लोकाय लोकाय देवरथो युज्यते देवरथो युज्यते देवरथो देवरथो युज्यते यत्राकूताय युज्यते देवरथो देवरथो युज्यते यत्राकूताय देवरथ इति देवरथः यत्राकूताय यत्राकूताय युज्यते यत्राकूताय मनुष्यरथो यत्राकूताय युज्यते यत्राकूताय मनुष्यरथः यत्राकूताय मनुष्यरथो मनुष्यरथो यत्राकूताय यत्राकूताय मनुष्यरथ एष मनुष्यरथो यत्राकूताय यत्राकूताय मनुष्यरथ एषः यत्राकूतायेति यत्र आकूताय मनुष्यरथ एष मनुष्यरथो मनुष्यरथ एष खलु खल्वेष मनुष्यरथो मनुष्यरथ एष खलु मनुष्यरथ इति मनुष्यरथः एष खलु खल्वेष एष खलु वै वै खल्वेष एष खलु वै वै वै खलु खलु वै देवरथो देवरथो वै खलु खलु वै देवरथः वै देवरथो देवरथो वै वै देवरथो यद्यत्देवरथो वै वै देवरथो यत् देवरथो यद्यत्देवरथो देवरथो यदग्निरग्निर्यद्देवरथो देवरथो यदग्निः देवरथ इति देवरथः यदग्निरग्निर्यद्यदग्निरग्निमग्निमग्निर्यद्यदग्निरग्निम् अग्निरग्निमग्निरग्निरग्निरग्नियुनज्मियुनज्मियग्निमग्निरग्निरग्नियुनज्मि शवसायुनज्मियग्निमग्नियुनज्मिशवसा घृतेन घृतेन शवसायुनज्मियुनज्मिशवसा घृतेन शवसा घृतेन घृतेन शवसा शवसा घृतेनेतीति घृतेन शवसा शवसा घृतेनेति घृतेनेतीति घृतेन घृतेनेत्याहाहेति घृतेन घृतेनेत्याह याहाहेदीत्याह युनक्ति युनक्त्याहेदीत्याह युनक्ति युनक्ति युनक्त्याह युनक्त्येवैव युनक्त्याह युनक्त्येव युनक्त्येवैव युनक्ति युनक्त्येवैनमेनमेव युनक्ति युनक्त्येवैनम् अप्रतिष्ठिता स्तोमा स्तोमा प्रतिष्ठिता स्योऽस्य रप्रतिष्ठिता अग्निष्टोमो भूमा तु भूमाग्निष्टोमो अग्निष्टोमो भूमा तु अग्निष्टोम इत्यग्ने स्तोमः भूमातु भूमा भूमात्वै वै तु भूमा भूमात्वै वै वै तु त्वा अस्यास्य वै तु त्वा अस्यास्य वै वा अस्यातोतो ओस्य वै वा अस्यातः अस्यातोतो ओस्यास्यात ऊर्ध्व ऊर्ध्वोतो ओस्यास्यात ऊर्ध्वः ऊर्ध्व ऊर्ध्वोतो ऊर्ध्वः क्रियते क्रियत ऊर्ध्वोतो ऊर्ध्वः क्रियते क्रियते क्रियत ऊर्ध्व ऊर्ध्व क्रियते यावान् यावान् क्रियत ऊर्ध्व ऊर्ध्व क्रियते यावान् क्रियते यावान् यावान् क्रियते क्रियते यावानेवैव यावान् क्रियते क्रियते यावानेव यावानेवैव यावान् यावानेव यज्ञो यज्ञ एव यावान् यावानेव यज्ञः एव यज्ञो यज्ञ एवैव यज्ञस्तन्तं यज्ञ एवैव यज्ञस्तम् यज्ञस्तन्तं यज्ञो यज्ञस्तमन्ततो अन्ततस्तं यज्ञो यज्ञस्तमन्ततः ओं ततस्तन्दमन्ततो ओं वारोहत्यन्वारोहत्यं ततस्तन्दमन्ततो ओं वारोहति ततो ओं वारोहत्यन्वारोहत्यन्ततो ओं ततो ओं वारोहति त्वाभ्यां द्वाभ्यामन्वारोहत्यन्ततो ततो ओं वारोहति त्वाभ्यां वारोहति त्वाभ्यां द्वाभ्यामन्वारोहत्यन्वारोहति त्वाभ्यां प्रतिष्ठित्ये प्रतिष्ठित्ये द्वाभ्यामन्वारोहत्यन्वारोहति त्वाभ्यां प्रतिष्ठित्ये ीत्यनो आरोहति द्वाभ्यां प्रतिष्ठित्ये प्रतिष्ठित्ये द्वाभ्यां द्वाभ्यां प्रतिष्ठित्या एकैकया प्रतिष्ठित्ये द्वाभ्यां द्वाभ्यां प्रतिष्ठित्या एकया प्रतिष्ठित्या एकैकया प्रतिष्ठित्यै प्रतिष्ठित्या एकया प्रस्तुतमप्रस्तुतमेकया प्रतिष्ठित्यै प्रतिष्ठित्या एकया प्रस्तुतम् प्रतिष्ठित्या इति प्रतिष्ठित्यै एकया प्रस्तुतमप्रस्तुतमेकैकया प्रस्तुतं भवति भवत्य प्रस्तुतमेकैकया प्रस्तुतं भवति प्रस्तुतं भवति भवत्य प्रस्तुतमप्रस्तुतं भवत्यथाथ भवत्य प्रस्तुतमप्रस्तुतं भवत्यथा प्रस्तुतमित्यप्रास्तुतं भवति भवत्यथाभ्यभ्यथ भवति भवत्यथाभिभ्यथाथाभिमृशति मृषत्यभ्यथाभिमृशति अभिमृशति मृषत्यभ्यभिमृशत्युपोपमृशत्यभ्यभिमृशत्युपाद्युपोपमृशति मृषत्युपैनमेनमुपमृशति मृषत्युपैनमुपैनमुपोपैनमुत्तर उत्तर एनमुपोपैनमुत्तरः एनमुत्तर उत्तर एनमेनमुत्तरो यज्ञो यज्ञ उत्तर एनमेनमुत्तरो यज्ञः उत्तरो यज्ञो यज्ञ उत्तर उत्तरो यज्ञो नमति नमति यज्ञ उत्तर उत्तरो यज्ञो नमति उत्तर इत्युदोत्तरः यज्ञो नमति नमति यज्ञो यज्ञो नमत्यथो अथो नमति यज्ञो यज्ञो नमत्यथो नमत्यथो अथो नमति नमत्यथो सन्तत्यै सन्तत्या अथो नमति नमत्यथो सन्तत्यै अथो सन्तत्यै सन्तत्या अथो अथो सन्तत्यै प्रसन्तत्या अथो अथो सन्तत्यै प्रातो इत्यथो सन्तत्यै प्रसन्तत्यै सन्तत्यै प्रवै वै प्रसन्तत्यै सन्तत्यै प्रवै सन्तत्या इति सन्तत्यै प्रवै वै प्रप्रवा एष वै प्रप्रवा एषः एष वै वा एषोऽस्मादस्मादेश वै वा एषोऽस्मा एषोऽस्मादस्मादेश एषोऽस्माल्लोकाल्लोकादस्मादेश एषो स्माल्लोकाल्लोकादस्मादस्माल्लोकाच्यवते च्यवते लोकादस्मादस्माल्लोकाच्यवते लोकाच्यवते च्यवते लोकाल्लोकाच्यवते योयश्च्यवते लोकाल्लोकाच्यवते यः योयश्च्यवते च्यवते योऽग्निमग्नि योऽग्निमग्निञ्चिनुते ग्निमग्निञ्चिनुतेन न चिनुते चिनुतेन वै वै न चिनुते चिनुतेन वै वै वै न वा एतस्यैतस्य वै न वा एतस्यानिष्टके निष्टक एतस्य वै वा एतस्यानिष्टके एतस्यानिष्टके निष्टक एतस्यैतस्यानिष्टक आहुतिराहुतिरनिष्टक एतस्यैतस्यानिष्टक आहुतिः अनिष्टक आहुतिराहुतिरनिष्टके निष्टक आहुतिरवाहुतिरनिष्टके निष्टक आहुतिरवाहुतिरवाहुतिराहुतिरव कल्पते कल्पते वाहुतिराहुतिरव कल्पते आहुतिरित्या अवकल्पते कल्पते वाव कल्पते जायि यां कल्पते वाव कल्पतेजाम् याम् कल्पते कल्पतेजाम् वै वै याम् कल्पते कल्पतेजाम् वै याम् वै वैयाम् वा एष एष वैयाम् वा एषः वा एष एष वै वा एषो निष्टके निष्टक एष वै वा एषो निष्टके एषो निष्टके निष्टक एष एषो निष्टक आहुतिमाहुतिमनिष्टक एष एषो निष्टक आहुतिम् अनिष्टक आहुतिमाहुतिमनिष्टके निष्टक आहुतिम् जुहोति जुहोत्याहुतिमनिष्टके निष्ठक आहुतिम् जुहोति आहुतिम् जुहोति जुहोत्याहुतिमाहुतिम् जुहोति स्रवति स्रवति जुहोत्याहुतिमाहुतिम् जुहोति स्रवति आहुतिमित्याहुतिम् जुहोति स्रवति स्रवति जुहोति जुहोति स्रवति वै वै स्रवति जुहोति जुहोति स्रवति वै स्रवति वै वै स्रवति स्रवति वै सा वै स्रवति स्रवति वै सा वै सा वै वै सातान्तागुसा वै वै सातान्तागुसा सातागुश्रवन्ति गुश्रवन्तीन्तागुंसा सातागुश्रवन्ति गुश्रवन्ते गुश्रवन्तीन्तान्तागुश्रवन्ति यज्ञो यज्ञस्रवन्तीन्तान्तागुश्रवन्ति यज्ञः श्रवन्ति यज्ञो यज्ञस्रवन्ति गुश्रवन्ति यज्ञोन्वनु यज्ञस्रवन्ति गुश्रवन्ति यज्ञोनु यज्ञान्वन यज्ञो यज्ञानुपरापरानु यज्ञो यज्ञोऽनुपरान्वनुपरा भवति भवति परान्वनुपरा भवति भवति भवति परापरा भवति यज्ञं यज्ञं भवति परापरा भवति यज्ञं भवति यज्ञं यज्ञं भवति भवति यज्ञं यजमानो यजमानो यज्ञं भवति भवति यज्ञं यजमानः यजमानो यजमानो यज्ञं यज्ञं यजमानो यद्यजमानो यज्ञं यज्ञं यजमानो यजमानो यद्यजमानो यजमानो यत्पुनश्चितिं पुनश्चितिं यद्यजमानो यजमानो यत्पुनश्चितिं यत्पुनश्चितिं पुनश्चितिं यद्यत्पुनश्चितिं जनुते जनुते पुनश्चितिं यद्यत्पुनश्चितिं चिनुते पुनश्चितिं चिनुते चिनुते पुनश्चितिं पुनश्चितिं चिनुत आहुतीनामाहुतीनाम् चिनुते पुनश्चितिं पुनश्चितिं चिनुत आहुतीनाश्चितिमिति पुनः चिनुत आहुतीनामाहुतीनाम् चिनुते चिनुत आहुतीनाम् प्रतिष्ठित्यै प्रतिष्ठित्या आहुतीनाम् चिनुते चिनुत आहुतीनाम् प्रतिष्ठित्यै आहुतीनाम् प्रतिष्ठित्यै प्रतिष्ठित्या आहुतीनामाहुतीनाम् प्रतिष्ठित्यै प्रतिप्रति प्रतिष्ठित्या आहुतीनामाहुतीनाम् प्रतिष्ठित्यै प्रति आहुतीनामित्याहुतीना प्रतिष्ठित्यै प्रति प्रति प्रतिष्ठित्यै प्रतिष्ठित्यै प्रत्याहुतया आहुतया प्रति प्रतिष्ठित्यै प्रतिष्ठित्यै प्रत्याहुतया इति प्रतिष्ठित्यै प्रत्याहुतया आहुतय स्मृति प्रत्याहुतयस्तिष्ठन्ति तिष्ठन्त्याहुतयः प्रति प्रत्याहुतयस्तिष्ठन्ति आहुतयस्तिष्ठन्ति तिष्ठन्त्याहुतय आहुतयस्तिष्ठन्ति न तिष्ठन्त्याहुतय आहुतयस्तिष्ठन्ति न आहुतय इत्याहुतयः तिष्ठन्ति न तिष्ठन्ति तिष्ठन्ति न यज्ञो यज्ञो न तिष्ठन्ति तिष्ठन्ति न यज्ञः यज्ञो यज्ञो न यज्ञः परा भवति परा भवति यज्ञो न यज्ञः परा भवति यज्ञः परा भवति परा भवति यज्ञो यज्ञः परा भवति न परा भवति यज्ञो यज्ञः परा भवति न परा भवति न परा भवति परा भवति न यजमानो यजमानो न परा भवति परा भवति न यजमानः परा भवति इति परा भवति यजमानो यजमानो न यजमानोऽष्टावष्टौ यजमानो न यजमानोऽष्टौ यजमानोऽष्टावष्टौ यजमानो यजमानोऽष्टावुपोपाष्टौ यजमानो यजमानोऽष्टावुपाष्टावुपोपाष्टावष्टावुपदधाति ष्टावष्टावपदधात्युपोपदधात्यष्टाक्षराष्टाक्षरा दधात्युपोपदधात्यष्टाक्षराष्टाक्षरा दधाति दधात्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरा दधाति दधात्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रेण गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रेण अष्टाक्षरेत्यष्टा अक्षरा गायत्री गायत्रेण गायत्रेण गायत्री गायत्री गायत्रेणैवैव गायत्रेण गायत्री गायत्री गायत्रेणैव गायत्रेणैवैव गायत्रेण गायत्रेणैवैनमेनमेव गायत्रेण गायत्रेणैवैनम् एवैनमेनमेवैवैनम् छन्दसा छन्दसैनमेवैवैनम् छन्दसा एनम् छन्दसा छन्दसैनमेनम् छन्दसा चिनुते चिनुते छन्दसैनमेनम् छन्दसा चिनुते छन्दसा चिनुते चिनुते छन्दसा छन्दसा चिनुते यद्यच्चिनुते छन्दसा छन्दसा चिनुते यत् यद्यच्चिनुते चिनुते धत्ते यो अग्निमग्नि यो धत्ते यो अग्निम्

पश्यत पश्यत् पुनश्चिति मेतामेताम् पुनश्चितिमपश्यत् पुनश्चितिमपश्यत पश्यत् पुनश्चितिम् पुनश्चितिमपश्यत्ताम् तामपश्यत् पुनश्चितिम् पुनश्चितिमपश्यत्ताश्चितिमिति पुनः चितिम् पश्यत्ताम् तामपश्यत पश्यत्ताम चिनुता चिनुत तामपश्यत पश्यत्ताम चिनुता ताम चिनुता चिनुतताम् ताम चिनुततया तया चिनुतताम् ताम चिनुततया तया चिनुता चिनुततया वै वैतया चिनुता चिनुततया वै वै वैतया तया वै स वै तया तया वै सह वै स वै वै सार्धो स वै वै स आर्धोदार्धोत्सदार्धोद्यत्यदार्धोत्सदार्धोद्यतोर्धोद्यत्यदार्धोदार्धोद्यत्पुनश्चितिम् पुनश्चितिम् यदार्धोदार्धोद्यत्पुनश्चितिम् पुनश्चितिम् यद्यत्पुनश्चितिम् चिनुते चिनुते पुनश्चितिम् यद्यत्पुनश्चितिम् चिनुते पुनश्चितिम् चिनुते चिनुते पुनश्चितिम् पुनश्चितिम् चिनुतर्ध्यार्थी चिनुते पुनश्चितिम् पुनश्चितिम् चिनुतर्ध्यी पुनश्चितिमिति पुनः चिनुतर्ध्यार्थी चिनुते चिनुतर्ध्यै छन्दश्चितम् चिन्वेद चिन्वेद छन्दश्चितम् छन्दश्चितम् चिन्वेद पशुकामः पशुकामश्चिन्वेद छन्दश्चितम् छन्दश्चितम् चिन्वेद पशुकामः छन्दश्चितमिति छन्दः चिदम् चिन्वेद पशुकामः पशुकामश्चिन्वेद चिन्वेद पशुकामः पशवः पशवः पशुकामश्चिन्वेद चिन्वेद पशुकामः पशवः पशुकामः पशवः पशवः पशुकामः पशुकामः पशवो वै वै पशवः पशुकामः पशुकामः पशवो वै पशुकाम इति पशु कामः पशवो वै वै पशवः पशवो वै छन्दागुंसि छन्दागुंसि वै पशवः पशवो वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि पशुमान् पशुमान् छन्दागुंसि वै वै छन्दागुंसि पशुमान् छन्दागुंसि पशुमान् पशुमान् छन्दागुंसि छन्दागुंसि पशुमानेवैव पशुमान् छन्दागुंसि छन्दागुंसि पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशु भवति भवत्येवैव भवति श्येन चिदग्श्येन चितम् भवत्येवैव भवति श्येन चितम् भवतिष्येन चिदग्श्येन चितम् भवति भवतिष्येन चितम् जिन्वेद जिन्वेदस्येन चितम् भवति भवतिष्येन चितम् जिन्वेदाश्येन चितम् जिन्वेद जिन्वेदस्येन चिदग्श्येन चितम् जिन्वेद सुवर्गकामः सुवर्गकामश्चिन्वेदस्येन चिदग्श्येन चितम् जिन्वेद सुवर्गकामः सुवर्गकामश्चिन्वेद जिन्वेद सुवर्गकामश्येन श्येन सुवर्गकामश्चिन्वेद जिन्वेद सुवर्गकामश्येन सुवर्गकामश्येन श्येन सुवर्गकामः सुवर्गकामश्येनो वै वै श्येन सुवर्गकामः सुवर्गकामश्येनो वै सुवर्गकाम इति सुवर्गकामः श्येनो वै वै श्येन श्येनो वै वयसाम् वयसाम् वै श्येन श्येनो वै वयसाम् वै वयसाम् वयसाम् वै वै वयसाम् प्रतिष्ठः प्रतिष्ठो वयसाम् वै वै वयसाम् प्रतिष्ठः वयसाम् प्रतिष्ठः प्रतिष्ठो वयसाम् वयसाम् प्रतिष्ठस्येन श्येन प्रतिष्ठो वयसाम् वयसाम् प्रतिष्ठस्येन प्रतिष्ठस्येन श्येनः प्रतिष्ठः प्रतिष्ठस्येन एवैव श्येनः प्रतिष्ठः प्रतिष्ठस्येन एव श्येन एवैव श्येन श्येन एव भूत्वा भूत्वैव श्येन श्येन एव भूत्वा भूत्वा भूत्वैवैव भूत्वा सुवर्गगो सुवर्गम् भूत्वैवैव भूत्वा सुवर्गम् भूत्वा सुवर्गगो सुवर्गम् भूत्वा भूत्वा सुवर्गम् लोकम् लोकगो सुवर्गम् भूत्वा भूत्वा सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकम् पतति पतति लोकगो सुवर्गगो सुवर्गम् लोकम् पतति सुवर्गमिति सुवर्गम् लोकम् पतति पतति लोकम् लोकम् पतति कङ्कचितम् कङ्कचितम् पतति लोकम् लोकम् पतति कङ्कचितम् पतति कङ्कचितम् कङ्कचितम् पतति पतति कङ्कचितम् चिन्वेत चिन्वेत कङ्कचितम् पतति पतति कङ्कचितम् चिन्वेत कङ्कचितम् चिन्वेत चिन्वेत कङ्कचितम् कङ्कचितम् चिन्वेत यो यश्चिन्वेत कङ्कचितम् कङ्कचितम् चिन्वेत यः कङ्कचितमिति कङ्कचितम् चिन्वेत यो यश्चिन्वेत चिन्वेत यः कामयेत कामयेत यश्चिन्वेत चिन्वेत यः कामयेत कामयेत कामयेत यो यः कामयेत शीर्षण्वान् शीर्षण्वान् कामयेत यो यः कामयेत शीर्षण्वान् कामयेत शीर्षण्वान् शीर्षण्वान् कामयेत कामयेत शीर्षण्वान् अमुष्मिन् अमुष्मिन् शीर्षण्वान् कामयेत कामयेत शीर्षण्वान् अमुष्मिन् शीर्षण्वानमस्मिन्नमस्मिन्शीर्षण्वाञ्छीर्षण्वानमस्मिन् लोके लोकेऽमस्मिन्शीर्षण्वाञ्छीर्षण्वानमस्मिन् लोके शीर्षण्वानिति शीर्षण्वानमस्मिन् लोके लोकेऽमस्मिन्नमस्मिन् लोके स्यादस्यान् लोकेऽमस्मिन्नमस्मिन् लोके स्यालोके स्यादस्यान् लोके लोके स्यामिति स्यान् लोके लोके स्यामिति स्यामिति स्यागस्यामिति शीर्षण्वाञ्छीर्षण्वानिति स्यागस्यामिति शीर्षण्वाञ्छीर्षण्वानितीति शीर्षण्वानेवैव शीर्षण्वानितीति शीर्षण्वानेव शीर्षण्वानेवैव शीर्षण्वाञ्छीर्षण्वानेवामस्मिन्नमस्मिन्नेव शीर्षण्वाञ्छीर्षण्वानेवामस्मिन्नो शीर्षण्वानिति शीर्षण्वानेवामस्मिन्नमस्मिन्नेवैवामस्मिन् लोके लोकेऽमस्मिन्नेवैवामस्मिन् लोके अमस्मिन् लोके लोकेऽमस्मिन्नमस्मिन् लोके भवति भवति लोकेऽमस्मिन्नमस्मिन् लोके भवति लोके भवति भवति लोके लोके भवत्यलजितमलजितं भवति लोके लोके भवत्यलजितं भवत्यलजितमलजितं भवति भवत्यलजितं चिन्वीत चिन्वीतालजितं भवति भवत्यलजितं चिन्वीतालजितं चिन्वीत चिन्वीतालजितमलजितं चिन्वीत चतुःसीतं चतुःसीतं चिन्वीतालजितमलजितं चिन्वीत चतुःसीतम् अलजितमित्यलजाचितं चिन्वीत चतुःसीतं चतुःसीतं चिन्वीत चिन्वीत चतुःसीतं प्रतिष्ठाकामप्रतिष्ठाकामश्चतुःसीतं चिन्वीत चिन्वीत चतुःसीतं प्रतिष्ठाकामः चतुःसीतं प्रतिष्ठाकामः प्रतिष्ठाकामश्चतुःसीतं चतुःसीतं प्रतिष्ठाकामश्चतस्रश्चतस्रः प्रतिष्ठाकामश्चतुःसीतं चतुःसीतं प्रतिष्ठाकामश्चतस्रः चतुःसीतमिति चतुःसीतं प्रतिष्ठाकामश्चतस्रश्चतस्रः प्रतिष्ठाकामः प्रतिष्ठाकामश्चतस्रो दिशोदिशश्चतस्रः प्रतिष्ठाकामः प्रतिष्ठाकामश्चतस्रो दिशः प्रतिष्ठाकाम इति प्रतिष्ठाकामः चतस्रो दिशो दिशश्चतस्रश्चतस्रो दिशो दिक्षु दिक्षु दिशश्चतस्रश्चतस्रो दिशो दिक्षु दिक्षु दिक्षु दिशो दिशो दिक्ष्वेवैव दिक्षु दिशो दिशो दिक्ष्वेव दिक्ष्वेवैव दिक्षु दिक्ष्वेव प्रतिप्रत्येव दिक्षु दिक्ष्वेव प्रति प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठति प्रहुगचितं प्रहुगचितं तिष्ठति प्रतिप्रतिष्ठति प्रहुगचितं तिष्ठति प्रहुगचितं प्रहुगचितं तिष्ठति तिष्ठति प्रहुगचितं चिन्वीत चिन्वीत प्रहुगचितं तिष्ठति तिष्ठति प्रहुगचितं चिन्वीत प्रहुगचितं चिन्वीत चिन्वीत प्रहुगचितं प्रहुगचितं चिन्वीत भ्रातृव्यवान् भ्रातृव्यवागुश्चिन्वीत प्रहुगचितं प्रहुगचितं चिन्वीत भ्रातृव्यवान् प्रहुगचितमिति प्रहुगचितं चिन्वेद भ्रातृव्यवान् भ्रातृव्यवागुश्चिन्वीत चिन्वेद भ्रातृव्यवान् प्रभ्रातृव्यवागुश्चिन्वीत चिन्वेद भ्रातृव्यवान् भ्रातृव्यवान् प्रभ्रातृव्यवान् भ्रातृव्यवान् रैवैव प्रभ्रातृव्यवान् भ्रातृव्यवान् रैव भ्रातृव्यवानिति भ्रातृव्यैव प्रप्रैव भ्रातृव्यान् भ्रातृव्यानेव प्रप्रैव भ्रातृव्या भ्रातृव्यान् भ्रातृव्यानेवैव भ्रातृव्यान्नुदते नुदते भ्रातृव्यानेवैव भ्रातृव्यान्नुदते भ्रातृव्यान्नुदते नुदते भ्रातृव्यान् भ्रातृव्यान्नुदत उभयतः प्रहुगमुभयतः प्रहुगन् नुदते भ्रातृव्यान् भ्रातृव्यान्नुदत उभयतः प्रहुगम् नुदत उभयतः प्रहुगमुभयतः प्रहुगन् नुदते नुदत उभयतः प्रहुगन् चिन्वीत चिन्वीतोभयतः प्रहुगन् नुदते नुदत उभयतः प्रहुगन् चिन्वीत उभयतः प्रहुगन् चिन्वीत चिन्वीतोभयतः प्रहुगमुभयतः प्रहुगन् चिन्वीत योजश्चिन्वीतोभयतः प्रहुगमुभयतः प्रहुगन् चिन्वीतयः उभयतः प्रहुगमित्युभयतः प्रहुगम् चिन्वीत योजश्चिन्वीत चिन्वीतयः कामजेत कामजेत यश्चिन्वीत चिन्वीतयः कामजेत कामयेत कामयेत यो यः कामयेत प्रकामयेत यो यः कामयेत प्रामयेत प्रकामयेत कामयेत प्रजातान् जातान् प्रकामयेत कामयेत प्रजातान् प्रजातान् जातान् प्रजातान् भ्रातृव्यान् भ्रातृव्यान् जातान् प्रजातान् भ्रातृव्यान् जातान् भ्रातृव्यान् भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नृतेज नृतेज भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नृतेज भ्रातृव्यान् नृतेज नृतेय भ्रातृव्यान् भ्रातृव्यान् नृतेय प्रति प्रतिनृतेय भ्रातृव्यान् भ्रातृव्यान् नृतेय प्रति नृतेज प्रति प्रतिनृतेज नृतेज प्रति जनिष्यमाणान् जनिष्यमाणान् प्रतिनृतेज नृतेज प्रति जनिष्यमाणान् जनिष्यमाणान् जनिष्यमाणान् प्रति प्रतिजनिष्यमाणानिति जनिष्यमाणान् प्रति प्रतिजनिष्यमाणानिति जनिष्यमाणानिति जनिष्यमाणान् जनिष्यमाणानिति प्रप्रेति जनिष्यमाणान् जनिष्यमाणानिति प्रप्रेदीति प्रैवैव प्रेदीति प्रैवा प्रैवैव प्रप्रैव जातान् जातानेव प्र प्रप्रैव जाता एव जातान् जातानेवैव जातान् भ्रातृव्यान् भ्रातृव्यान् जातानेवैव जातान् भ्रातृव्यान् जातान् भ्रातृव्यान् भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नुदते नुदते भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नुदते भ्रातृव्यान् नुदते नुदते भ्रातृव्यान् भ्रातृव्यान् नुदते प्रति प्रति नुदते भ्रातृव्यान् भ्रातृव्यान् नुदते प्रति नुदते प्रति प्रति नुदते नुदते प्रतिजनिष्यमाणाञ्जनिष्यमाणान् प्रति नुदते नुदते प्रतिजनिष्यमाणाञ्जनिष्यमाणान् प्रति प्रतिजनिष्यमाणान् रथचक्रचितमो रथचक्रचितम् जनिष्यमाणान् प्रति प्रतिजनिष्यमाणान् रथचक्रचितम् जनिष्यमाणान् रथचक्रचितगो रथचक्रचितम् जनिष्यमाणाञ्जनिष्यमाणान् रथचक्रचितम् जन्वीतजन्वीतरथचक्रचितम् जनिष्यमाणाञ्जनिष्यमाणान् रथचक्रचितम् जन्वीतारथचक्रचितम् जिन्वीतचिन्वीतरथचक्रचितगो रथचक्रचितम् जिन्वीत भ्रातृव्यवान् भ्रातृव्यवागुश्चिन्वीतरथचक्रचितगो रथचक्रचितम् जिन्वीत भ्रातृव्यवाचक्रचितमिति रथचक्रार्चितम् जिन्वीत भ्रातृव्यवान् भ्रातृव्यवागुश्चिन्वीतचिन्वीत भ्रातृव्यवान् वज्रो वज्रो भ्रातृव्यवागुश्चिन्वीतचिन्वीत भ्रातृव्यवानुवज्रः भ्रातृव्यवानुवज्रो वज्रो भ्रातृव्यवान् भ्रातृव्यवानुवज्रो वै वै वज्रो भ्रातृव्यवान् भ्रातृव्यवानुवज्रो वै भ्रातृव्यवानिति भ्रातृव्यवान् वज्रो वै वै वज्रो वज्रो वै रथो रथो वै वज्रो वैरथः रथो रथो वै वैरथो वज्रम् वज्रगो रथो वै वैरथो वज्रम् रथो वज्रम् वज्रगोरथो रथो वज्रमेवैव वज्रगोरथो रथो वज्रमेव वज्रमेवैव वज्रम् वज्रमेव भ्रातृव्येभ्यो भ्रातृव्येभ्य एव वज्रम् वज्रमेव भ्रातृव्येभ्य एव भ्रातृव्येभ्यो भ्रातृव्येभ्य एवैव भ्रातृव्येभ्य प्रप्रभ्रातृव्येभ्य एवैव भ्रातृव्येभ्य प्रभ्रातृव्येभ्य प्रप्रभ्रातृव्येभ्यो भ्रातृव्येभ्य प्रहरति हरति प्रभ्रातृव्येभ्यो भ्रातृव्येभ्य प्रहरति हरति हरति प्रप्रहरति द्रोणचितम् द्रोणचितगो हरति प्रप्रहरति द्रोणचितम् हरति द्रोणचितम् द्रोणचितगो हरति हरति द्रोणचितम् चिन्वीत चिन्वीत द्रोणचितगो हरति हरति द्रोणचितम् चिन्वीत द्रोणचितम् चिन्वीत चिन्वीत द्रोणचितम् द्रोणचितम् चिन्वीतान्न कामोऽन्न कामश्चिन्वीत द्रोणचितम् द्रोणचितम् चिन्वीतान्न कामः द्रोणचितमिति द्रोणचितम् वेदान्न कामोऽन्न कामश्चिन्वेद जिन्वेदान्न कामो द्रोणे द्रोणेऽन्न कामश्चिन्वेद जिन्वेदान्न कामो द्रोणे न कामो द्रोणे द्रोणेऽन्न कामोऽन्न कामो द्रोणे वै वै द्रोणेऽन्न कामोऽन्न कामो द्रोणे वै न काम इत्यन्न कामः द्रोणे वै वै द्रोणे द्रोणे वा अन्नमन्नम् वै द्रोणे द्रोणे वा अन्नम् वा अन्नमन्नम् वै वा अन्नम् प्रियते प्रियते अन्नम् वै वा अन्नम् प्रियते प्रियते प्रियते अन्नमन्नम् प्रियते सयोनि सयोनि प्रियते अन्नमन्नम् प्रियते सयोनि सयोनि सयोनि प्रियते प्रियते सयोन्येवैव सयोनि प्रियते प्रियते सयोन्येव सयोन्येवैव सयोनि सयोन्येवान्नमन्नमेव सयोनि सयोन्येवान्नम् सयोनीति सा योनिवान्नमन्नमेवैवान्नमवावान्नमेवैवान्नमवान्नम वावान्नमन्नमवरुन्धे रुन्धेवान्नमन्नम वरुन्धे रुन्धे रुन्धे वावरुन्धे समोऽस्यगो समोऽस्यगो रुन्धे वावरुन्धे समोऽस्यम् समोऽस्यगो रुन्धे रुन्धे समोऽस्यम् चिन्वेद समोऽस्यं चिन्वेद चिन्वेद समोऽस्यगो समोऽस्यम् चिन्वेद पशुकामः पशुकामश्चिन्वेद समोऽस्यगो समोऽस्यम् चिन्वेद पशुकामहाम् चिन्वेद पशुकामः पशुकामश्चिन्वेद चिन्वेद पशुकामः पशुमान् पशुमान् पशुकामश्चिन्वेद चिन्वेद पशुकामः पशुमान् पशुकामः पशुमान् पशुमान् पशुकामः पशुकामः पशुमानेवैव पशुमान् पशुकामः पशुकामः पशुमानेव पशुकाम इति पशुकामः पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमान् इति पशुमान् एव भवति भवत्येवैव भवति परिचाय्यम् परिचाय्यम् भवत्येवैव भवति परिचाय्यम् परिचाय्यम् परिचाय्यम् भवति भवति परिचाय्यम् चिन्वेत चिन्वेत परिचाय्यम् भवति भवति परिचाय्यम् चिन्वेत परिचाय्यम् चिन्वेत चिन्वेत परिचाय्यम् परिचाय्यम् चिन्वेत ग्रामकामो ग्रामकामश्चिन्वेत परिचाय्यम् परिचाय्यम् चिन्वेत ग्रामकामः परिचाय्यमिति परिचाय्यम् चिन्वेत ग्रामकामो ग्रामकामश्चिन्वेत चिन्वेत ग्रामकामो ग्रामी ग्रामी ग्रामकामश्चिन्वेत चिन्वेत ग्रामकामो ग्रामी ग्रामकामो ग्रामी ग्रामी ग्रामकामो ग्रामकामो ग्राम्येवैव ग्रामी ग्रामकामो ग्रामकामो ग्राम्येव ग्रामकाम इति ग्राम कामः ग्राम्येवैव ग्रामी ग्राम्येव भवति भवत्येव ग्रामी ग्राम्येव भवति एव भवति भवत्येवैव भवति श्मशानचिदग्नि श्मशानचितम् भवत्येवैव भवति श्मशानचितम् भवति श्मशानचिदग्नि श्मशानचितम् भवति भवति श्मशानचितम् चिन्वीत चिन्वीत श्मशानचितम् भवति भवति श्मशानचितम् चिन्वीत श्मशानचितम् चिन्वेद चिन्वेद श्मशानचिदग्नि श्मशानचितम् चिन्वेद योजश्चिन्वेद श्मशानचिदग्नि श्मशानचितम् चिन्वेद श्मशानचितमिति श्मशानचितम् चिन्वेद योजश्चिन्वेद चिन्वेद यः कामयेत कामयेत यश्चिन्वेद चिन्वेद यः कामयेत कामयेत कामयेत यो यः कामयेत पितृलोके पितृलोके कामयेत यो यः कामयेत पितृलोके कामयेत पितृलोके पितृलोके कामयेत कामयेत पितृलोकार्थ्रियाम् पृथ्व्याम् पितृलोके कामयेत कामयेत पितृलोकार्थ्रियाम् पृथ्व्याम् पितृलोके पितृलोकार्थ्रियामिति पृथ्व्याम् पितृलोके पितृलोकार्थ्रियामिति पितृलोक इति पितृलोके यामिति पृथ्व्याम् पृथ्व्यामिति पितृलोके पितृलोक इति पृथ्व्याम् पृथ्व्यामिति पितृलोके पितृलोके पितृलोक इति पितृलोक एवैव पितृलोक इति पितृलोक एव पितृलोक एवैव पितृलोके पितृलोक एवर्ध्नोत्युर्ध्नोत्येव पितृलोके पितृलोक एवर्ध्नोति लोक इति पितृलोके एवर्ध्नोत्युर्ध्नोत्येवैवर्ध्नोति विश्वामित्रजमदग्नि विश्वामित्रजमदग्नि अर्ध्नोत्येवैवर्ध्नोति विश्वामित्रजमदग्नि विश्वामित्रजमदग्नि विश्वामित्रजमदग्नि अर्ध्नोत्युर्ध्नोति विश्वामित्रजमदग्नि वसिष्ठेन वसिष्ठेन विश्वामित्रजमदग्नि अर्ध्नोत्युर्ध्नोति विश्वामित्रजमदग्नि वसिष्ठेन विश्वामित्रजमदग्नि वसिष्ठेन वसिष्ठेन विश्वामित्रजमदग्नि विश्वामित्रजमदग्नि वसिष्ठेनास्पर्धेदाम् स्पर्धेदाम् वसिष्ठेन विश्वामित्रजमदग्नि विश्वामित्रजमदग्नि वसिष्ठेनास्पर्धेदामित्रजमदग्नि इति विश्वामित्रजमदग्नि वसिष्ठेनास्पर्धेदाम् स्पर्धेदाम् वसिष्ठेन वसिष्ठेनास्पर्धेदागुंसोस्पर्धेदाम् वसिष्ठेन वसिष्ठेनास्पर्धेदागुंसः स्पर्धेदागुंसो स्पर्धेदामस्पर्धेदागुंस एता एतासो स्पर्धेदामस्पर्धेदागुंस एतास एता जमदग्निर्जमदग्निरेतास स एता जमदग्निः एता जमदग्निर्जमदग्निरेता एता जमदग्निर्विहव्या विहव्या जमदग्निरेता एता जमदग्निर्विहव्यार्विहव्या विहव्या जमदग्निर्जमदग्निर्विहव्या अवश्यदवश्यद्विहव्या जमदग्निर्जमदग्निर्विहव्या अवश्यद् विहव्या अवश्यदवश्यद्विहव्या विहव्या अवश्यत्तास्ता अवश्यद्विहव्या विहव्या अवश्यत्ता इति विहव्या अवश्यत्तास्ता अवश्यदवश्यत्ता उपोपता अवश्यदवश्यत्ता उपा उपोपतास्ता उपाधत्ता धत्तोपतास्ता उपाधत्ता उपाधत्ता धत्तोपोपाधत्तताभिस्ताभिरधत्तोपोपाधत्तताभिस्ताभिरधत्ता धत्तताभिर्वै वैताभिर्धत्ता धत्तताभिर्वै ताभिर्वै वैताभिस्ताभिर्वै ससवैताभिस्ताभिर्वै ससवैवै समसिष्ठस्य वसिष्ठस्य वसिष्ठस्य ततवसिष्ठस्येन्द्रियमिन्द्रियम् वसिष्ठस्य ततवसिष्ठस्येन्द्रियम् वसिष्ठस्येन्द्रियमिन्द्रियम् वसिष्ठस्य वसिष्ठस्येन्द्रियम् वीर्यम् वीर्यमिन्द्रियम् वसिष्ठस्य वसिष्ठस्येन्द्रियम् वीर्यम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमवृन्दावृन्द वीर्यमिन्द्रियमिन्द्रियम् वीर्यमवृन्दावृन्द वीर्यम् वीर्यमवृन्दयद्यदवृन्द वीर्यम् वीर्यमवृन्दयद् वृन्दयद्यदवृन्दावृन्दयद्विहव्या विहव्या यदवृन्दावृन्दयद्विहव्या विहव्या यद्यद्विहव्या उपदधात्युपदधाति विहव्या यद्यद्विहव्या उपदधाति विहव्या उपदधात्युपदधाति विहव्या विहव्या उपदधाति इन्द्रियमिन्द्रियमुपदधाति विहव्या विहव्या उपदधातीन्द्रियम् विहव्या इति विहव्या ीन्द्रियमिन्द्रियमुपदधात्यपदधातीन्द्रियमेवैवेन्द्रियमुपदधात्यपदधातीन्द्रियमेव ताभिस्ताभिरेवेन्द्रियमिन्द्रियमेवताभिर्वीर्यम् वेद्यन्ताभिस्ताभिर्वीर्यम् यजमानो वेद्यन्ताभिस्ताभिर्वीर्यम् यजमानः यजमानो वीर्यम् वीर्यम् यजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो वीर्यम् वीर्यम् यजमानो भ्रातृव्यस्यायजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्के वृङ्के भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्के भ्रातृव्यस्य वृङ्के वृङ्के भ्रातृव्यस्य भ्रातृव्यस्य वृङ्के होतुर्होतुर्वृङ्के भ्रातृव्यस्य भ्रातृव्यस्य वृङ्के होतुर्वृङ्के होतुर्होतुर्वृङ्के वृङ्के होतुर्धिष्णिये धिष्णिये होतुर्वृङ्के वृङ्के होतुर्धिष्णिये होतुर्धिष्णिये धिष्णिये होतुर्होदर्धिष्णिय उपोपधिष्णिये होतुर्होदर्धिष्णिय उपाधिष्णिय उपोपधिष्णिये धिष्णिय उपदधाति दधात्युपधिष्णिये धिष्णिय उपदधाति उपदधाति दधात्युपोपदधाति यजमानाय तलम् यजमानाय तलम् दधात्युपोपदधाति यजमानाय तलम् दधाति यजमानाय तनम् यजमानाय तलम् दधाति दधाति यजमानाय तलम् वै वै यजमानाय तलम् दधाति दधाति यजमानाय तलम् वै यजमानाय तलम् वै वै यजमानाय तलम् यजमानाय तलम् वै होता होता वै यजमानाय तलम् यजमानाय तलम् वै होता यजमानाय तनमिति यजमाना आयतनम् वै होता होता वै वै होता स्वे स्वे होता वै वै होता स्वे होता स्वे स्वे होता होता स्व एवैव स्वे होता होता स्व एव एवैव स्वे स्व एवास्म अस्म एव स्वे स्व एवास्मि एवास्म अस्म एवैवास्म आयतन आयतने स्म एवैवास्म आयतने स्म आयतन आयतने स्म अस्म आयतन इन्द्रियमिन्द्रियमायतने स्म अस्म आयतन इन्द्रियम् आयतन इन्द्रियमिन्द्रियमायतन आयतन इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमायतन आयतन इन्द्रियम् वीर्यम् आयतन इत्यायतने वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमवाव वीर्यमिन्द्रियमिन्द्रियम् वीर्यमवाव वीर्यम् वीर्यमवरुन्धे रुन्धेव वीर्यम् वीर्यमवरुन्धे वरुन्धे रुन्धे वावरुन्धे द्वादश द्वादश रुन्धे वावरुन्धे द्वादश द्वादश द्वादश रुन्धे रुन्धे द्वादशोपोपद्वादश रुन्धे रुन्धे द्वादशोपद्वादशोपोपद्वादश द्वादशोपदधाति दधात्युपद्वादश द्वादशोपदधाति उपदधाति दधात्युपोपदधाति द्वादशाक्षरा द्वादशाक्षरा दधात्युपोपदधाति द्वादशाक्षरा द्वादशाक्षरा द्वादशाक्षरा दधाति दधाति द्वादशाक्षरा जगति जगति द्वादशाक्षरा दधाति दधाति द्वादशाक्षरा जगति द्वादशाक्षरा जगति जगति द्वादशाक्षरा द्वादशाक्षरा जगति जागता जागता जगति द्वादशाक्षरा द्वादशाक्षरा जगति जागता द्वादशाक्षरे द्वादश अक्षरा जागता जागता जगति जगति जागता पशवः पशवो जागता जगति जगति जागता पशवः जागता पशवः पशवो जागता जागता पशवो जगत्या जगत्या पशवो जागता जागता पशवो जगत्या पशवो जगत्या जगत्या पशवः पशवो जगत्यैवैव जगत्या पशवः पशवो जगत्यैव जगत्यैवैव जगत्या जगत्यैवास्म अस्म एव जगत्या जगत्यैवास्मै एवास्म अस्म एवैवास्मि पशून् पशूनस्म एवैवास्मि पशूनस्मै पशून् पशूनस्म अस्मै पशूनवाव पशूनस्म अस्मै पशूनवा पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धेष्टावष्टावष्टावष्टौ रुन्धे वावरुन्धेष्टावष्टौ रुन्धेष्टावष्टावष्टावष्टौ रुन्धे रुन्धेष्टावष्टावन्येष्वन्येष्वष्टावष्टौ रुन्धे रुन्धेष्टावष्टावन्येषु अष्टावष्टावन्येष्वन्येष्वष्टावष्टावष्टावष्टावन्येषु धिष्टिजे सुधिष्टिजेष्वन्येष्वष्टावष्टावष्टावन्येषु धिष्टिजेषु अष्टावष्टावित्यष्टौ अष्टौ अन्येषु धिष्टिजेषु धिष्टिजेष्वन्येष्वन्येषु धिष्टिजेषूपोपधिष्टिजेष्वन्येष्वन्येषु धिष्टिजेषूपा धिष्टिजेषु उपोपधिष्णीयेषु धिष्णीयेषूपदधाति दधात्युपधिष्णीयेषु धिष्णीयेषूपदधाति उपदधाति दधात्युपोपदधात्यष्टाशभा अष्टाशभा दधात्युपोपदधात्यष्टाशभात्यष्टाशभा अष्टाशभा दधाति दधात्यष्टाशभाः पशवः पशवोऽष्टाशभा दधाति दधात्यष्टाशभाः पशवः अष्टाशभा पशवः पशवोऽष्टाशभा अष्टाशभा पशवः पशोन्पशोन्पशवोऽष्टाशभा अष्टाशभा पशवः पशो अष्टाशभा पशवः पशोन्पशोन्पशवः पशवः पशोनेवैव पशोन् पशवः पशवः पशोनेवा पशोनेवैव पशोन् पशोनेवा वैव पशोन् पशोनेवा वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे षट्षड्रुन्धे वावरुन्धे षड् रुन्धे षट्षड्रुन्धे रुन्धे षण्माज्जालीये माज्जालीये षड्रुन्धे रुन्धे षण्माज्जालीये षण्मा आर्जालीये मार्जालीये षट्षण्मा आर्जालीये षट्षण्मा आर्जालीये षट्षण्मा आर्जालीये षट् आर्जालीये षट्षण्मा आर्जालीये मार्जालीये षट्वै वै षण्मा आर्जालीये मार्जालीये षट्वै षट्वै वै षट्षट्वा अथव अथवो वै षट्षट्वा अथवः अथव अथवो वै वा अथवः अथव अथवः अथवः खलु खल् वृतव अथवः खलु वै वै खल् वृतव अथवः खलु वै खलु वै वै खलु खलु वै देवा देवा वै खलु खलु वै देवा देवा देवा वै वै देवाः पितरः पितरो देवा वै वै देवाः पितरः देवाः पितरः पितरो देवा देवाः पितर कृतून् ऋतून् पितरो देवा देवाः पितर कृतून् पितर अर्थो ऋतून् पितरः पितर अतो नेवै वर्तोन् पितरः पितर अतो नेवातो नेवै वर्तून् ऋतो नेव देवान् देवाने वर्तून् ऋतो नेव देवा देवान् देवानेवैव देवान् पितॄन् पितॄन् देवानेवैव देवान् पितॄन् देवान् पितॄन् पितॄन् देवान् देवान् पितॄन् प्रेणादि प्रेणादि पितॄन् देवान् देवान् पितॄन् प्रेणादि पितॄन् प्रेणादि प्रेणादि पितॄन् पितॄन् प्रेणादि प्रेणादीति प्रेणादि पवस्ववाचसात जेवाचसात जे पवस्व पवस्ववाचसात ज इति जिवाचसात जे पवस्व पवस्ववाचसात ज इति वाचसात ज इति जिवाचसात जेवाचसात ज इत्यनुष्टुक नुष्टुकिति वाचसात जेवाचसात ज इत्यनुष्टुको वाचसात ज इति वाचा सातये इत्यनुष्टुक नुष्टुकिति इत्यनुष्टुक् प्रतिपत् प्रतिपदनुष्टुकिति इत्यनुष्टुक् प्रतिपत् नुष्टुक् प्रतिपत् प्रतिपदनुष्टुक नुष्टुक् प्रतिपद्भवति भवति प्रतिपदनुष्टुक नुष्टुक् प्रतिपद्भवति अनुष्टुकित्यनोऽस्तुक् प्रतिपद्भवति भवति प्रतिपत् प्रतिपद्भवति तिस्रस्तिस्र भवति प्रतिपत् प्रतिपद्भवति तिस्रः प्रतिपद् भवति तिस्रस्तिस्रो भवति भवति तिस्रो नुष्टुभो नुष्टुभस्तिस्रो भवति भवति तिस्रो नुष्टुभः तिस्रो नुष्टुभो नुष्टुभस्तिस्रस्तिस्रो नुष्टुभश्च तस्रश्च तस्रो नुष्टुभस्तिस्रस्तिस्रो नुष्टुभश्च तस्रः नुष्टुभश्च तस्रश्च तस्रो नुष्टुभो नुष्टुभश्च तस्रो गायत्र्यो गायत्र्यश्च तस्रो नुष्टुभो नुष्टुभश्च तस्रो गायत्र्यः नुष्टुभैत्यनोऽस्तुभः गायत्र्यो गायत्र्यश्च तस्रश्च तस्रो गायत्र्यो यद्यग्गायत्र्यश्च तस्रश्च तस्रो गायत्र्यो यत् गायत्र्यो यद्यग्गायत्र्यो गायत्र्यो यत्तिस्रस्तिस्रो यद्गायत्र्यो गायत्र्यो यद्तिस्रः यत्तिस्रस्तिस्रो यद्यक्तिस्रो नुष्टुभो नुष्टुभस्तिस्रो यद्यक्तिस्रो नुष्टुभः स्रो नुष्टुभो नुष्टुभस्तिस्रस्तिस्रो नुष्टुभस्तस्मात् तस्मादनुष्टुभस्तिस्रस्तिस्रो नुष्टुभस्तस्मात् नुष्टुभस्तस्मात् तस्मादनुष्टुभो नुष्टुभस्तस्मादश्वस्तस्मादनुष्टुभो नुष्टुभस्तस्मादश्वः नुष्टुभ इत्यनोऽस्तुभः अश्वश्वस्तस्मात् तस्मादश्वस्त्रिभिस्त्रिभिरश्वस्तस्मात् तस्मादश्वस्त्रिभिः अश्वस्त्रिभिस्त्रिभिरश्वोऽश्वस्त्रिभिस्तिष्ठग्गुस्तिष्ठग्गुस्त्रिभिरश्वोऽश्वस्त्रिभिस्तिष्ठन् तिष्ठग्गुस्तिष्ठग्गुस्त्रिभिस्तिष्ठग्गुस्तिष्ठग्गुस्तिष्ठति तिष्ठति यद्यत्तिष्ठति तिष्ठति यच्चदस्रश्च तस्रो यत्तिष्ठति तिष्ठति यच्चदस्रः यच्चदस्रश्च तस्रो यद्यच्चदस्रो गायत्र्यो गायत्र्यश्च तस्रो यद्यच्चदस्रो गायत्र्यः स्रो गायत्र्यो गायत्र्यश्च तस्रश्च तस्रो गायत्र्यस्तस्मात् तस्मात् गायत्र्यश्च तस्रश्च तस्रो गायत्र्यस्तस्मात् गायत्र्यस्तस्मात् तस्मात् गायत्र्यो गायत्र्यस्तस्मात् सर्वान् सर्वान् तस्मात् गायत्र्यो गायत्र्यस्तस्मात् सर्वान् तस्मात् सर्वान् सर्वान् तस्मात् तस्मात् सर्वागुश्चतुरश्चतुरः सर्वान् तस्मात् तस्मात् सर्वागुश्चतुरः सर्वागुश्चतुरश्चतुरः सर्वान् सर्वागुश्चतुरः पदः पदश्चतुरः सर्वान् सर्वागुश्चतुरः पदः चतुरः पदः पदश्चतुरश्चतुरः पदः प्रतिदधत् प्रतिदधत् पदश्चतुरश्चतुरः पदः प्रतिदधत् पदः प्रतिदधत् प्रतिदधत् पदः पदः प्रतिदधत् पलायते पलायते प्रतिदधत् पदः पदः प्रतिदधत् पलायते पलायते पलायते प्रतिदधत् प्रतिदधत् पलायते परमा परमा पलायते प्रतिदधत् प्रतिदधत् पलायते परमा प्रतिदधदिति प्रतिदधत् पलायते परमा परमा पलायते पलायते परमा वै वै परमा पलायते पलायते परमा वै वै वै परमा परमा वा एषैषा वै परमा परमा वा एषा एषैषा वै वा एषा छन्दसां छन्दसामेषा वै वा एषा छन्दसा एषा छन्दसां छन्दसामेषैषा छन्दसां यद्यच्छन्दसामेषैषा छन्दसां यत् छन्दसां यद्यच्छन्दसां छन्दसां यदनुष्टुगनुष्टुग्यच्छन्दसां छन्दसां यदनुष्टुक यदनुष्टुगनुष्टुग्यद्यदनुष्टुक् परमः परमो नुष्टुग्यद्यदनुष्टुक् परमः परमः परमो नुष्टुगनुष्टुक् परमश्च दुष्टोमश्च दुष्टोमः परमो नुष्टुगनुष्टुक् परमश्च दुष्टोमः नुष्टुगित्यनोष्टुग परमश्च दुष्टोमश्च दुष्टोमः परमः परमश्च दुष्टोमस्तोमानागस्तोमानाञ्च दुष्टोमः परमः परमश्च दुष्टोमस्तोमानाष्टोमस्तोमानागस्तोमानाञ्च दुष्टोमश्च दुष्टोमस्तोमानां परमः परमस्तोमानाञ्च दुष्टोमश्च दुष्टोमस्तोमानां परमः दुष्टोम इति चतुः स्तोमः स्तोमानां परमः परमस्तोमानागुस्तोमानां परमस्त्रिरात्रस्त्रिरात्रः परमस्तोमानागुस्तोमानां परमस्त्रिरात्रः परमस्त्रिरात्रस्त्रिरात्रः परमः परमस्त्रिरात्रो यज्ञानां यज्ञानां त्रिरात्रः परमः परमस्त्रिरात्रो यज्ञानां रात्रो यज्ञानां यज्ञानां त्रिरात्रस्त्रिरात्रो यज्ञानां परमः परमो यज्ञानां त्रिरात्रस्त्रिरात्रो यज्ञानां परमरात्र इति त्रिरात्रः यज्ञानां परमः परमो यज्ञानां यज्ञानां परमोऽश्वोऽश्वः परमो यज्ञानां यज्ञानां परमोऽश्वः परमोऽश्वोऽश्वः परमः परमोऽश्वः पशूनां पशूनामश्वः परमः परमोऽश्वः पशूनाश्वः पशूनां पशूनामश्वोऽश्वः पशूनां परमेण परमेण पशूनामश्वोऽश्वः पशूनां परमेण पशूनां परमेण परमेण पशूनां पशूनां परमेणैवैव परमेण पशूनां पशूनां परमेणैव परमेणैवैव परमेण परमेणैवैनमेनमेव परमेण परमेणैवैनम् एवैनमेनमेवैवैनम् परमताम् परमतामेनमेवैवैनम् परमतानम् परमताम् परमतामेनमेनम् परमताम् गमयति गमयति परमतामेनमेनम् परमताम् गमयति परमताम् गमयति गमयति परमताम् परमताम् गमयत्येकविघोषमेकविघोषम् गमयति परमताम् परमताम् गमयत्येकविघोषम् गमयत्येकविघोषमेकविघोषम् गमयति गमयत्येकविघोषमहरहरेकविघोषम् गमयति एकविघोषमहरहरेकविघोषमेकविघोषमहर्भवति भवत्यहरेकविघोषमेकविघोषमहर्भवति एकविघोषमित्येकविघोषम् अहर्भवति भवत्यहरहर्भवति यस्मिन् यस्मिन् भवत्यहरहर्भवति यस्मिन् भवति यस्मिन् यस्मिन् भवति यस्मिन्नश्वश्वो यस्मिन् भवति यस्मिन्नश्वः यस्मिन्नश्वश्वो यस्मिन् यस्मिन्नश्व आलभ्यत आलभ्यते श्वो यस्मिन् यस्मिन्नश्व आलभ्यते आलभ्यत आलभ्यते श्वोश्व आलभ्यते द्वादश द्वादशालभ्यते श्वोश्व आलभ्यते द्वादश आलभ्यते द्वादश द्वादशालभ्यत आलभ्यते द्वादशमासा मासा द्वादशालभ्यत आलभ्यते द्वादशमासालभ्यते द्वादशमासा मासा द्वादश द्वादशमासाः पञ्च पञ्चमासा द्वादश द्वादशमासाः पञ्चमासाः पञ्च पञ्चमासा मासाः पञ्चत्वा ऋतवः पञ्चमासामासाः पञ्चत्रवः पञ्चत्रवर्तवः पञ्च पञ्चर्तवस्त्रयस्त्रय ऋतवः पञ्च पञ्चर्तवस्त्रयः ऋतवस्त्रयस्त्रय ऋतवर्तवस्त्रय इम इमे त्रय ऋतवर्तवस्त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका लोका लोका इम इमे लोका असावसौ लोका इम इमे लोका असौ लोका असावसौ लोका लोका असावादित्य आदित्योऽसौ लोका लोका असावादित्यः असावादित्य आदित्योऽसावसावादित्य एकविगुंश एकविगुंश आदित्योऽसावसावादित्य एकविगुंश आदित्य एकविगुंश एकविगुंश आदित्य आदित्य एकविगुंश एष एकविगुंश आदित्य आदित्य एकविगुंश एष एकविगुंश एष एकविगुंश एकविगुंश एष प्रजापतिः प्रजापतिरेष एकविगुंश एकविगुंश एष प्रजापतिः एकविगुंश इत्येक विगुंशः एष प्रजापतिः प्रजापतिरेष एष प्रजापतिः प्राजापत्यः प्राजापत्यः प्रजापतिरेष एष प्रजापतिः प्राजापत्यः प्रजापतिः प्राजावृत्यः प्राजावृत्यः प्रजापतिः प्रजापतिः प्राजावत्यो श्वोश्वः प्राजावृत्यः प्रजापतिः प्रजापतिः प्राजावत्यो श्वपतिरिति प्रजावत्यो श्वश्वः प्राजावृत्यः प्राजावत्यो श्वस्तन्तमश्वः प्राजावृत्यः प्राजावत्यो श्वस्तम् प्राजापत्य इति प्राजापत्यः श्वस्तन्तमश्व श्वस्तमेवैव तमश्व श्वस्तमेव तन्तमेव साक्षात् साक्षादेव दन्तमेव साक्षादेव साक्षात् साक्षादेवैव साक्षादृध्नात्यर्ध्नाति साक्षादेवैव साक्षादृध्नाति साक्षादृध्नात्यर्ध्नाति साक्षात् साक्षादृध्नाति शक्वरयः शक्वरयः ध्नाति साक्षात् साक्षादृध्नाति शक्वरयः साक्षादिति साक्षाद्धादिशक्वरयः शक्वरयर्ध्नात्युर्ध्नाति शक्वरयः पृष्ठम् पृष्ठगुं शक्वरयर्ध्नात्युर्ध्नाति शक्वरयः पृष्ठम् पृष्ठम् पृष्ठगुं शक्वरयः शक्वरयः पृष्ठम् भवन्ति भवन्ति पृष्ठगुं शक्वरयः शक्वरयः पृष्ठम् भवन्ति पृष्ठम् भवन्ति भवन्ति पृष्ठम् पृष्ठम् भवन्त्यन्यदन्यदन्यदन्यद्भवन्ति पृष्ठम् पृष्ठम् भवन्त्यन्यदन्यत् अन्यदन्यदन्यदन्यद्भवन्ति भवन्त्यन्यदन्यच्छन्दश्चन्दोऽन्यदन्यद्भवन्ति भवन्त्यन्यदन्यच्छन्दः अन्यदन्यच्छन्दश्चन्दोऽन्यदन्यदन्यदन्यच्छन्दोऽन्ये अन्यदन्यदित्यन्यत् अन्यत् छन्दोऽन्ये छन्दश्चन्दोऽन्ये एन्ये वैव अन्ये एन्ये छन्दश्चन्दोऽन्ये एन्ये वै एन्ये वैव अन्ये एन्येऽन्ये एन्ये वा एत एते वा अन्ये एन्येऽन्ये एन्ये वा एते अन्ये एन्य इत्यन्ये एत एते वैव एते पशवः पशव एते वैव एते पशवः एते पशवः पशव एत एते पशव आपशव एत एते पशव आपशवः पशव आलभ्यन्ते लभ्यन्त आपशवः पशव आलभ्यन्ते आलभ्यन्ते लभ्यन्त आलभ्यन्त उतोत लभ्यन्त आलभ्यन्त उत लभ्यन्त उतोत लभ्यन्ते लभ्यन्त उदेवे भोत लभ्यन्ते लभ्यन्त उदेव देवे भोतो देव ग्राम्या ग्राम्यादि भोतो देव ग्राम्या ग्राम्या इवेव ग्राम्या उदोद ग्राम्या इवेव ग्राम्या उत ग्राम्या उदोद ग्राम्या ग्राम्या उदेवे बोध ग्राम्या ग्राम्या उदेव देवे बोधो देवारण्या आरण्या इवोदो देवारण्या आरण्या आरण्या इवेवारण्या यद्यदारण्या इवेवारण्या यद् आरण्या यद्यदारण्या आरण्या यच्छक्वरय शक्वरयो यदारण्या आरण्या यच्छक्वरयः शक्वरयो यद्यच्छक्वरयः पृष्ठम् पृष्ठगो शक्वरयो यद्यच्छक्वरयः पृष्ठम् शक्वरयः पृष्ठम् पृष्ठगो शक्वरयः शक्वरयः पृष्ठम् भवन्ति भवन्ति पृष्ठगो शक्वरयः शक्वरयः पृष्ठम् भवन्ति पृष्ठम् भवन्ति भवन्ति पृष्ठम् पृष्ठम् भवन्त्यश्वस्याश्वस्य भवन्ति पृष्ठम् पृष्ठम् भवन्त्यश्वस्य भवन्त्यश्वस्याश्वस्य भवन्ति भवन्त्यश्वस्य सर्वत्माय सर्वत्मायाश्वस्य भवन्ति भवन्त्यश्वस्य सर्वत्मायाश्वस्य सर्वत्वाय सर्वत्वायाश्वस्याश्वस्य सर्वत्वाय पार्थुरश्वम् पार्थुरश्वमो सर्वस्वायाश्वस्याश्वस्य सर्वत्वाय पार्थुरश्वम् सर्वत्वाय पार्थुरश्वम् पार्थुरश्वगो सर्वत्वाय सर्वत्वाय पार्थुरश्वम् ब्रह्मदामम् ब्रह्मदामम् पार्थुरश्वगो सर्वत्वाय सर्वत्वाय पार्थरश्मम् ब्रह्मतामम् सर्वत्वायेति सर्वात्वाय पार्थरश्मम् ब्रह्मतामम् ब्रह्मतामम् वा आर्थरश्मम् वा आर्थरश्मम् ब्रह्मतामम् भवति भवति ब्रह्मतामम् वा आर्थरश्मम् वा आर्थरश्मम् ब्रह्मतामम् भवति पार्थरश्ममिति पार्थो रश्मम् ब्रह्मतामम् भवति भवति ब्रह्मतामम् ब्रह्मतामम् भवति रश्मिना रश्मिना भवति ब्रह्मतामम् ब्रह्मतामम् भवति रश्मिना सामिति ब्रह्मा सामम् भवति रश्मिना रश्मिना भवति भवति रश्मिना वै वै रश्मिना भवति भवति रश्मिना वै रश्मिना वै वै रश्मिना रश्मिना वा अश्वोऽश्वो वै रश्मिना रश्मिना वा अश्वः अश्वोऽश्वो वै वा अश्वो यतो यतोऽश्वो वै वा अश्वो यतः अश्वो यतो यतोऽश्वोऽश्वो यत ईश्वर ईश्वरो यतोऽश्वोऽश्वो यत ईश्वरः यत ईश्वर ईश्वरो यतो यत ईश्वरो वै वा ईश्वरो यतो यत ईश्वरो वै ईश्वरो वै वा ईश्वर ईश्वरो वा अश्वोऽश्वो वा ईश्वर ईश्वरो वा अश्वः वा अश्वोऽश्वो वै वा अश्वो यतो यतोऽश्वो वै वा अश्वो यतः अश्वो यतो यतोऽश्वोऽश्वो यतो प्रतिष्ठितो प्रतिष्ठितो यतोऽश्वोऽश्वो यतो प्रतिष्ठितः यतो प्रतिष्ठितो प्रतिष्ठितो यतो यतो प्रतिष्ठितः पराम् पराम प्रतिष्ठितो यतो यतो प्रतिष्ठितः परा प्रतिष्ठितः पराम् पराम प्रतिष्ठितो प्रतिष्ठितः परा अम्बरावतम् परावतम् पराम प्रतिष्ठितो प्रतिष्ठितः परा अम्बरावतम् अप्रतिष्ठित इत्यप्रतिष्ठितः परा अम्बरावतम् परावतम् पराम्परा अम्बरावतम् गन्तोर्गन्तो परावतम् पराम्परा अम्बरावतम् गन्तो परावतम् गन्तोर्गन्तो परावतम् परावतम् गन्तोर्यजद्गन्तो परावतम् परावतम् गन्तोर्यत् परावतमिति परावतम् गन्तोर्यद्यद्गन्तोर्गन्तोर्यपार्थरश्मम् पार्थरश्मम् यद्गन्तोर्गन्तोर्यपार्थरश्मम् यद्वार्थरश्मम् वार्थरश्मम् यद्यपार्थरश्मम् ब्रह्मसामम् ब्रह्मसामम् वार्थरश्मम् यद्यपार्थरश्मम् ब्रह्मसामम् आर्थरश्मम् ब्रह्मसामम् ब्रह्मसामम् वार्थरश्मम् वार्थरश्मम् ब्रह्मसामम् भवति भवति ब्रह्मसामम् वार्थरश्मम् वार्थरश्मम् ब्रह्मसामम् भवति रश्ममिति पार्थो रश्मम् ब्रह्मदामम् भवति भवति ब्रह्मदामम् ब्रह्मदामम् भवत्यश्वस्याश्वस्य भवति ब्रह्मदामम् ब्रह्मदामम् भवत्यश्वस्याम्भसाममिति ब्रह्मा सामम् भवत्यश्वस्याश्वस्य भवति भवत्यश्वस्य यत्यै यत्या अश्वस्य भवति भवत्यश्वस्य यत्यै यत्यै यत्या अश्वस्याश्वस्य यत्यै धृत्यै धृत्यै यत्या अश्वस्याश्वस्य यत्यै धृत्यै यत्यै धृत्यै धृत्यै यत्यै यत्यै धृत्यै सङ्कृति सङ्कृति धृत्यै यत्यै यत्यै धृत्यै सङ्कृति धृत्यै सङ्कृति सङ्कृति धृत्यै धृत्यै सङ्कृत्यच्छावाकसाममच्छावाकसामकौ सङ्कृति धृत्यै धृत्यै सङ्कृत्यच्छावाकसामम् सङ्कृत्यच्छावाकसाममच्छावाकसामकौ सङ्कृति सङ्कृत्यच्छावाकसामम् भवति भवत्यच्छावाकसामकौ सङ्कृति सङ्कृत्यच्छावाकसामम् भवति सङ्कृति च्छावाकसामम् भवति भवत्यच्छावाकसाममच्छावाकसामम् भवत्युत्सन्नयज्ञ उत्सन्नयज्ञो भवत्यच्छावाकसाममच्छावाकसामम् भवत्युत्सन्नयज्ञः च्छावाकसाममित्यच्छावाकसामम् भवत्युत्सन्नयज्ञ उत्सन्नयज्ञो भवति भवत्युत्सन्नयज्ञो वै वा उत्सन्नयज्ञो भवति भवत्युत्सन्नयज्ञो वै उत्सन्नयज्ञो वै वा उत्सन्नयज्ञ उत्सन्नयज्ञो वा एष वा उत्सन्नयज्ञ उत्सन्नयज्ञो वा एषः सन्नयज्ञ इत्युत्सन्नयज्ञः एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदश्वमेधोऽश्वमेधो यदेश एष यदश्वमेधश्वमेधोऽश्वमेधो यद्यदश्वमेधः कक्कोऽश्वमेधो यद्यदश्वमेधः कः अश्वमेधः कक्कोऽश्वमेधोऽश्वमेधः कस्तत्तत्त्वोऽश्वमेधोऽश्वमेधः कस्तत् अश्वमेध इत्यश्वमेधः कस्तत्तत् कः कस्तद्वेद वेद तत् कः कस्तद्वेद वेद वेद तत्त्वद्वेदेतीति वेद तत्त्वद्वेदेति वेदेतीति वेद वेदेत्याहुराहुरिति वेद वेदेत्याहुत्याहुराहुरिदित्याहुर्यदि यद्याहुरिदित्याहुर्यदि आहुर्यदि यद्याहुराहुर्यदि सर्वः सर्वो यद्याहुराहुर्यदि सर्वः यदि सर्वः सर्वो यदि यदि सर्वो वा वा सर्वो यदि यदि सर्वो वा सर्वो वा वा सर्वः सर्वो वा क्रियते क्रियते वा सर्वः सर्वो वा क्रियते वा क्रियते क्रियते वा वा क्रियते न क्रियते वा वा क्रियते न क्रियते न क्रियते क्रियते न वा वा न क्रियते क्रियते न वा न वा सर्वः सर्वो वा न वा सर्वः सर्वः सर्वो वा वा सर्व इति सर्वो वा वा सर्व इति सर्व इति सर्वः सर्व इति यद्यदिति सर्वः सर्व इति यद्यदि यत्सङ्कृति सङ्कृति यदिति यत्सङ्कृति सङ्कृति सङ्कृति यद्यत्सङ्कृत्यच्छावाकसाममच्छावाकसामको सङ्कृति यद्यत्सङ्कृत्यच्छावाकसामम् सङ्कृत्यच्छावाकसाममच्छावाकसामको सङ्कृति सङ्कृत्यच्छावाकसामम् भवति भवत्यच्छावाकसामको सङ्कृति सङ्कृत्यच्छावाकसामम् भवति सङ्कृतीति सम् च्छावाकसामम् भवति भवत्यच्छावाकसाममच्छावाकसामम् भवत्यश्वस्याश्वस्य भवत्यच्छावाकसाममच्छावाकसामम् भवत्यश्वस्याच्छावाकसाममित्यच्छावाकासामभवत्यश्वस्याश्वस्य भवति भवत्यश्वस्य सर्वत्वाय सर्वत्वायाश्वस्य भवति भवत्यश्वस्य सर्वत्वायाश्वस्य सर्वत्वाय सर्वत्वायाश्वस्याश्वस्य सर्वत्वाय पर्याप्त्यै पर्याप्त्यै सर्वस्वायाश्वस्य आश्वस्य सर्वत्वाय पर्याप्त्यै सर्वत्वाय पर्याप्त्यै पर्याप्त्यै सर्वत्वाय सर्वत्वाय पर्याप्त्यानन्तरायायानन्तरायाय पर्याप्त्यै सर्वत्वाय सर्वत्वाय पर्याप्त्यानन्तरायाय सर्वत्वायेति सर्वत्वाय पर्याप्त्यानन्तरायायानन्तरायाय पर्याप्त्यै पर्याप्त्यानन्तरायाय सर्वस्तोमस्तोमोऽनन्तरायाय पर्याप्त्यै पर्याप्त्यानन्तरायाय सर्वस्तोमः पर्याप्त्या इति परि आप्ति अनन्तरायाय सर्वस्तोमः सर्वस्तोमोऽनन्तरायायानन्तरायाय सर्वस्तोमोऽधिरात्रोऽधिरात्रः सर्वस्तोमोऽनन्तरायायानन्तरायाय सर्वस्तोमोऽधिरात्रः अनन्तरायायेत्यनन्दः सर्वस्तोमोऽधिरात्रोऽधिरात्रः सर्वस्तोमः सर्वस्तोमोऽधिरात्र उत्तममुत्तममधिरात्रः सर्वस्तोमः सर्वस्तोमोऽधिरात्र उत्तमम् सर्वस्तोम इति सर्वस्तोमहाधिरात्र उत्तममुत्तममधिरात्रोऽधिरात्र उत्तमम हरहरुत्तममधिरात्रोऽधिरात्र उत्तममः अधिरात्र इत्यधि रात्रः उत्तमम हरहरुत्तममुत्तममहर्भवति भवत्यहरुत्तममुत्तममहर्भवति उत्तममित्युदुत्तमम् हर्भवति भवत्यहरहर्भवति सर्वस्य सर्वस्य भवत्यहरहर्भवति सर्वस्य भवति सर्वस्य सर्वस्य भवति भवति सर्वस्याप्त्या आप्त्यै सर्वस्य भवति भवति सर्वस्याप्त्यै सर्वस्याप्त्यै सर्वस्य सर्वस्याप्त्यै सर्वस्य सर्वस्याप्त्यै सर्वस्य सर्वस्याप्त्यै सर्वस्याप्त्यै सर्वस्य सर्वस्य जित्यै जित्यै सर्वगौ सर्वं जित्यै जित्यै सर्वमेवैव सर्वं जित्यै जित्यै सर्वमेव सर्वमेवैव सर्वगौ सर्वमेव तेन तेनैव सर्वगौ सर्वमेव तेन एव तेन तेनैवैव तेनाप्नोत्याप्नोति तेनैवैव तेनाप्नोति आप्नोत्याप्नोति तेन तेनाप्नोति सर्वगौ सर्वमाप्नोति तेन तेनाप्नोति सर्वम् आप्नोति सर्वगौ सर्वमाप्नोत्याप्नोति सर्वं जयति जयति सर्वमाप्नोत्याप्नोति सर्वं जयति सर्वं जयति जयति सर्वगो सर्वं जयति जयतीति जयति इति पञ्चमकाण्डे चतुर्थप्रश्नस्य घनपाठः समाप्तः।